गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः, पश्चात् पाठः आरभ्यते। भगिनी एकवारं स्मारयतु। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशस्सुखकरी, विद्या गुरूणां गुरुः, विद्या बन्धुजनो विदेशगमने, विद्या परा देवता, विद्या राजसुपूज्यते न तु धनम्, विद्या विहीनः पशुः। धन्यवादाः, धन्यवादाः भगिनी। ल्यबन्तानां चिन्तनम् आरब्धमासीत्। ल्यबन्तानां प्रसङ्गे एव अद्यापि पठामः। तस्मिन् अवसरे प्रदत्तान् अभ्यासान् कुर्मः। षट्त्रिंशत्यधिक एकशतं पुटं समापितवन्तः। सप्तत्रिंशत्यधिक एकशतं पृष्ठं पश्यन्तु। 136 पेज् अभवत्, 137 पेज्। तत्र तृतीयः अभ्यासः स्थापितः, तस्मात् आरभ्य पठेम। 137 पुटे किमस्ति एकवारम् अवलोकयाम। वाक्यानि भवन्तः जानन्ति एव, किन्तु तत्र के के व्याकरण अंशाः सन्ति इत्यस्मिन् प्रसङ्गे किञ्चित् चिन्तनं कृत्वा अग्रे सरेम। अत्र तृतीयः अभ्यासः अस्ति। वर्षा भगिनी, भवती एव आरम्भं करोतु। सूचना दत्ता, सूचनायां किं लिखितमस्ति? यथोदाहरणं ल्यबन्तरूपस्य उपयोगेन वाक्यद्वयं वदत। अत्र वाक्ये द्वे स्तः, तस्य मिलित्वा ते मिलित्वा लेखनीयं, ल्यबन्तप्रयोगं कृत्वा लेखनीयम् इति दत्तमस्ति। अत्र द्वे वाक्ये स्तः इति उक्तवती, साधु ते मिलित्वा इति साधु वा? एकवारं समीकृत्य वदतु वाक्यं। तौ मिलित्वा इत्युक्ते अथवा तेषां तयोः मेलनं कृत्वा इति साधु भवति खलु? उत्तमम्। अत्र प्रथमं वाक्यं किं लिखितमस्ति? सूचनायाः प्रसङ्गे किमपि वक्तुमिच्छति वा? अत्र प्रत्येकं पदस्य प्रसङ्गे वक्तुमिच्छति चेत् वदतु। प्रयत्नं करोमि महोदय। यथा उदाहरणं, यथोदाहरणं, गुणसन्धि, ल्यबन्तरूपस् तत् ओके। यथोदाहरणम् अत्र प्रथमाविभक्ति एकवचने अस्ति, न यथोदाहरणम् अत्र वदत द्वितीयाविभक्त्याम् एकवचनम् अस्ति, त्वं वदत इति भवति। ल्यबन्तरूपस्य अत्र तत् पदं षष्ट्या भगिनी, अत्र मम चिन्तनमस्ति यथा उदाहरणम् इत्यत्र अव्ययीभावसमासः अस्ति चेत् यत् पदम् अव्ययीभावसमासयुक्तं पदमस्ति तत् पदं सर्वदा अव्ययपदं भवति इति मया पठितमासीत्। साधारणतया अव्ययपदानि क्रियाविशेषणानि भवन्ति, यथाशक्ति, यथोचितं, यथा योग्यम्, एवम् अन्यानि पदानि अपि सन्ति। यथाशक्ति इति कथनेन शक्तिम् अनतिक्रम्य इति विग्रहवाक्यं वक्तव्यं भवति। अत्र यथोदाहरणम् इत्यत्र उदाहरणम् अनतिक्रम्य इति विग्रहवाक्यं वक्तव्यं भवति इत्यतः मम अवगमनमस्ति अत्र क्रियाविशेषणं भवति इति मम अवगमनमस्ति, चिन्ता मास्तु। उदाहरणम् इति कीदृशं पदं जानाति वा? उत्तमं महोदय, भवान् वदतु हरणं कीदृशं पदम्? हरणं ल्युडन्तम् अस्ति। कथं? हृदातु, हृदातु ल्युट् इति यदा आगच्छति युवोरणाकौ इति सूत्रेण युस्थाने अ अन आगच्छति, हृ अन ल्युट् अर्धधातुक ल्युट् अर्धधातुकप्रत्ययः अर्धधातुकप्रत्ययं निमित्तीकृत्य हुरु इति धातुरूपी अङ्गे अङ्गकार्यं भवति. अत्र अङ्गकार्यम् इत्युक्ते हुरु इति धातुः इगन्तधातुः अस्ति इत्यतः किं भवति सार्वधातुक अर्धधातुकयोः इति सूत्रेण अर्धधातुकप्रत्ययं निमित्तीकृत्य गुणकार्यं. वदतु. रुस्थाने अ आदेशः भवति, उरन्रपरः अपि तस्य सूत्रस्य प्रसक्तिः अस्ति. तर्हि अर् इति हर् इति भवति, हरन् हरणम् इति प्रथमाविभक्ति एकवचनरूपं भवति. उत्तमम्. इत्युक्ते ल्युट् च इति सूत्रमस्ति इति भाति. तत्र तेन सूत्रेण ल्युडन्तपदानि नपुंसकलिङ्गपदानि भवन्ति. अत्र हुरु इत्यत्र गुणकार्यस्य अनन्तरं रेपः अस्ति इति कारणतः मूर्धन्यणकारः अपि आयाति इति विषयः. वर्षा भगिनी भवती वदतु इदानीम् अग्रे किं लिखितम्. ल्यबन्तरूपस्य इति षष्ठीविभक्त्यामस्ति. अपि च अत्र एकः विषयः अस्ति. उदाहरणम् इति पदं ल्युडन्तपदम् अस्ति. अपि च कृदन्तम् इति वदामः. कृदन्तम् इत्युक्ते धातुतः कृत् प्रत्ययस्य ल्युट् प्रत्ययः कृत् प्रत्ययः. कृत् प्रत्ययस्य योजनेन हरणम् इति पदं साधितम्. अतः तत्र कर्तृकर्मणोः कृति इति विशिष्टसूत्रेण ल्युडन्तपदमस्ति चेत् तस्य अनन्तरं षष्टिविभक्तेः प्रयोगः भवति. अतः उदाहरणं ल्यबन्त उदर उदा अत्र तस्य अवसरः नास्ति. वदतु वदतु, क्षम्यतां, वदतु. किं वक्तुमिच्छामि अत्र, पुस्तकस्य पठनम् एवं वदामः कर्तृकर्मणोः कृति इति सूत्रेण पुस्तकस्य पठनम् इति भवति. अपि च समस्तपदं कुर्मः चेत् पुस्तकपठनम् इति भवति. अग्रे सरतु. लवन्तरूपः तदपि समस्तपदमस्ति. रूपं लवन्तरूपम् इति समस्तपदमस्ति. पूर्वधा विशेषणपूर्वधारे कर्मसमासं इति चिन्तयामि. उपयोगेन इति पदं लेबन्तः अपि लेबन्तः अपि समासः अस्ति यदा सः उक्तं. महोदय वदतु, लेबन्तः इत्यत्र कः समासः अस्ति? ल्यब् अन्तः यस्य सः, येषां तेभि अपि वक्तुं शक्यते. येषां ते इति कथनेन ल्यबन्ताः इति वक्तव्यं वा? ल्यबन्तानि, अत्र तु ल्यबन्तानि इति वक्तव्यं भवति वा? ल्यबन्तानि इति ल्यबन्तानि इति पदं स्वीकृत्य पुनः परिवर्त्य वदतु विग्रहवाक्यम्. ल्यबन्तानि अन्तः येषामेव भवति खलु, येषां तानि खलु. उत्तमं. ल्यबन्तानि रूपाणि इति लिखितमस्ति. उपयोगः इति पुंलिङ्गपदमस्ति. उपयोगेन इति रूपं दत्तमस्ति. अग्रे भगिनी वदतु. उपयोगेन इति तृतीयाविभक्ति एकवचनपदम्. उपयोगेन अत्र ओके वाक्यद्वयं वदत. उपयोगेन कष्टकर्म कृता बहु करणसंज्ञा अस्ति अत्र. वाक्यद्वयम् इति पदं वाक्यद्वयम् इति कर्मपदम् वदत इति पदं मध्यमपुरुष एकवचनं लकारः कः भवतु भवता भवतां भवन्तु भवत भवत ओके बहुवचनं भवतु भवतात् लोट्लकारः उत्तमं लोट्लकार लोट्लकार मध्यमपुरुष बहुवचनरूपं दत्तमस्ति खलु उत्तमम् अत्र योजयित्वा इति पदं क्त्वान्तरूपं दत्तमस्ति तस्मिन् स्थाने ल्यबन्तमपि योजयितुं शक्नुमः वदतु प्रा इति उपसर्गं स्वीकृत्य अत्र योजयित्वा इति लिखितं योजयित्वा इति लिखितं खलु अत्र योजयित्वा इत्यस्मिन् स्थाने ल्यबन्तमपि योजयितुं शक्नुमः खलु महोदय तत् वाक्यमेव नास्ति अत्र मम पुस्तके तु यथोदाहरणं ल्यबन्तरूपस्य उपयोगेन वाक्यद्वयं वदत इति अस्ति प्रश्नः बहु साधु केवलम् अस्माकम् अभ्यासार्थं पृच्छन्ती अस्मि योजयित्वा उपयुज्य इति भवति उत्तमम् उपयुज्य इति भवति उपयुज्य इति पदमपि अस्ति अपि च उपयोज्य इति पदमपि अस्ति द्वयोर्मध्ये भेदः कः अथवा प्रयुज्य इति पदमस्ति प्रयोज्य इति पदमपि अस्ति तत्र भेदः कः गुणं भवति गुणः भवति निजन्त निष्प्रयोगे बहु सम्यक् निच् अस्ति चेदेव तत्र प्रयोज्य उपयोज्य इति रूपाणि भवितुं शक्नुवन्ति योजयित्वा इति अपि णिजन्तुं रूपमेव योजयति इति रूपम् अस्ति णिजन्तरूपम् अस्ति अत्र योजयित्वा इत्यत्र उपसर्गः नास्ति इत्यतः केवलं क्त्वान्तं दत्तमस्ति योजयति योजयित्वा इति रूपाणि भवन्ति किन्तु प्रयोज्य उपयोज्य इति साधारणतया प्रयोज्य इति रूपं शृणुमः वयं भगिनी प्रथमं वाक्यं पुनः वदतु अत्र किमस्ति छात्रः तद्वा प्रश्नवाक्यं भवति प्रथमप्रश्नः वक्तव्यं वा छात्रः विद्यालयं प्रविष्टवान् वदतु छात्रः विद्यालयं प्रविष्टवान् प्रथमवाक्यः तस्मिन् वाक्यं वाक्यं तस्मिन् छात्रः इति कर्तृपदं प्रथमाविभक्ति एकवचने अस्ति विद्यालयं द्वितीयाविभक्ति एकवचने विद्यालयम् इति नपुंसकलिङ्ग न विद्यालयः पुल्लिङ्गपदमेव पुल्लिङ्गपदं द्वितीयाविभक्ति एकवचनं सविष्टवान् तवतु प्रत्यय छात्रं निर्दिशति सविष्टवान् वाक्यं परिवर्त्य किं लिखितमस्ति हा द्वितीयवाक्यमस्ति पठितवान् तदपि तवतु पदं तवतु प्रयोगः तदनन्तरं मिलित्वा छात्रः विद्यालयं प्रविश्य पठितवान् इति उत्तरं दत्तमस्ति उत्तमम् अत्र छात्रः एकः एव कर्ता अस्ति एकः एव कार्यद्वयं करोति छात्रः एव विद्यालयं प्रविशति अपि च पठति अतः छात्रः विद्यालयं प्रविश्य पठति अथवा पठितवान् इति लिखितमस्ति अत्र पश्यतु प्रविष्टवान् इति रूपमस्ति पठितवान् इति रूपमस्ति द्वयोर्मध्ये रूपद्वयं तु तवतु प्रत्ययान्तरूपमेव किन्तु तत्र भेदः कः प्रविष्टवान् पठितवान् द्वयोर्मध्ये तत्र इडागमभेदः अस्ति दृश्यते खलु वदतु तत्र भेदः कः इडागमप्रसङ्गे अत्र पट्टिति पठ्यति धातु तव तु प्रत्यय यदि योजयामः तर्हि इडागमः स्वीकरोति तत् इडागम अनुकूलधातुः अस्ति इति कृत्वा इडागमः स्वीकरोति सूत्रं अर्धधातुकस्य एड्वलादेः एड्वलादेः इति सूत्रेण अत्र पाठितवान् इति रूपं सिद्ध्यति अत्र प्रविश्योगः तव तु रूपं द्वितीय शब्दे प्रविश्योगः तावत्तु अत्र विश् इति ईडानुकूलः नास्ति इति कृत्वा विश् इति एव प्रविष्टवान् इति एव रूपं लभ्यते. उत्तमं, बहु सम्यक् उक्तवती. अत्र विश् धातुः अनिट् धातुः पठ् धातुः सेट् धातुः. सेट् इत्युक्ते पठ् धातुः इडनुकूलधातुः, तस्मिन् इडागमयोग्यत्वमस्ति इति अर्थः. प्रविष्टवान् इत्यत्र इडागमः नास्ति, पठितवान् इत्यत्र इडागमः दृश्यते इति विषयः. अपि च प्रविश्य इति रूपम् अत्र दत्तमस्ति. प्रवेश्य इति पदमस्ति चेत् तत्र किमस्ति इति ऊहां कर्तुं शक्नुमः. उत्तमम्, उत्तमं. विश् धातुः, विश् धातोः लटी रूपं किमस्ति? छात्रः विद्यालयं प्रविशति खलु. छात्रः विद्यालयं प्रविशति इति लटी रूपमस्ति तत्र. विश् धातुः इगुपधधातुः, विश् धातुः इगुपधधातुः. तत्र किमर्थं गुणकार्यं न भवति, केवलं विशति इति रूपमेव किमर्थं सिद्ध्यति? सूर्यकुमारी भगिनी वदतु. विश् धातुः तदादिगणे धातुः, तदादिगणे अपि अस्ति चेत् गुणकार्यं निषिद्धं, विशति एव भवति. उत्तमम्. इत्युक्ते तुदादिगणे श इति विकरणप्रत्ययः आयाति. शाविकरणप्रत्यये शित्वम् अस्ति किन्तु पित्वं नास्ति इत्यतः सार्वधातुकम् अपित् इति अतिदेशसूत्रेण सः शाप्रत्ययः निद्वत् प्रवर्तते इत्यतः तत्र ख्निति च सूत्रेण गुणनिषेधः भवति तुदादिगणे. अयं धातुः तुदादिगणीयः, अतः गुणकार्यम् अभूत्वा अत्र विशति इति रूपं सिद्ध्यति, प्रविशति इति एव लटीरूपमस्ति. द्वितीयं वाक्यं भवती करोतु सूर्यकुमारी भगिनी. आं भगिनि, त्वं सर्वधर्मान् परित्यज मामेकं शरणं व्रज. त्वं सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज. धर्मशब्दः कस्मिन् लिङ्गे अस्ति? धर्मान् स्त्रीलिङ्गे अस्ति. शमितं, शमितं नपुंसकलिङ्गमस्ति. धर्मः पुल्लिङ्गं वा भगिनि खलु? धर्मः, धर्मः इति पुंलिङ्गशब्दः. द्वितीय बहुवचनम् अस्ति. उत्तमं, धर्मान् इति द्वितीय बहुवचनम् अस्ति, सर्वधर्मान् इत्यत्र. रमेश महोदय भवान् वदतु विग्रहवाक्यं किम् अस्ति. सर्वधर्मान् वा सर्वधर्मान् प्रविश्य सर्वे धर्माः इति अहं चिन्तयामि. कर्मधारयः विशेषणपूर्वपदकर्मधारयः. सर्वे धर्माः, तत्र विग्रहवाक्यं, तत्र विग्रहवाक्यं कथं वक्तव्यम् इत्युक्ते सर्वे च ते धर्माः च तान् खलु. सर्वे च ते धर्माः च तान् इति विग्रहवाक्यं वक्तव्यं भवति. त्वं सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज इति लिखितमस्ति. बहु उत्तमं वाक्यं. मामेकम् इत्यत्र सन्धिकार्यमस्ति वा सूर्यकुमारी भगिनी? मां भगिनि, वर्णमेलनमेव. उत्तमम्. अत्र परित्यज रूपं किं? तत्र नवरूपाणि वक्तव्यानि. परित्यज्य अत्र परित्यज इति लिखितमस्ति, परित्यज्य इति भिन्नं पदं, द्वयोर्मध्ये भेदः अस्ति खलु, परित्यज भिन्नं, परित्यज्य भिन्नं खलु। उत्तमं, वदतु इदानीं वदतु। परित्यज मध्यमपुरुष एकवचनं, भवती चिन्तयितुमिच्छति वा अग्रे? सुजाता भगिनी भवती वक्तुमिच्छति वा अत्र लोटी रूपाणि वक्तव्यानि, नवरूपाणि परित्यज इत्यत्र? सुजाता भगिनी वक्तुमिच्छति वा? परिज्यति, परिज्यति परित्यज इति रूपं दत्तमस्ति, तस्य नवरूपाणि वक्तव्यानि। वर्षा भगिनी भवती वदतु। भगिनी अहं वदामि, वदतु वदतु। परित्यजु परिज्यथात् परिज्यतां परित्यज्यन्तु परित्यज परिज्यथात् परित्यजं परित्यजं परिज्यथं परित्यजत परित्यजानि परित्यजाव परित्यजाम। साधु एव, किन्तु वर्षा भगिनी एकवारं पुनः स्मारयतु रूपाणि कथं भवन्ति अत्र नवरूपाणि। परित्यजतु परित्यजतात् परित्यजतां परित्यजन्तु, परित्यज परित्यजतात् परित्यजतं परित्यजत, परित्यजानि परित्यजाव परित्यजाम। उत्तमं, बहु सम्यक्। साधु भगिनी, अत्र अपि च अत्र व्रज इति लिखितमस्ति, व्रज इति रूपमपि मध्यमपुरुष एकवचनरूपमस्ति, अत्र व्रज् धातुः अस्ति, व्रज् धातुः भुवादिगणे अस्ति, गत्यर्थकधातुः, व्रजति व्रजति व्रजतः व्रजन्ति, एवं लटिरूपाणि भवन्ति इति विषयः। शरणम् इति पदं कीदृशं पदम् ऊहां करोतु सूर्यकुमारी भगिनी। शरणं ल्युडन्तमेव, अन् भवति, रेफ अस्ति चेत् नकार भवति। मम एकं शरणं व्रज व्रज। उत्तमम्, अत्र श्रु दीर्घ रूकारान्तधातुः एकः अस्ति, श्रु इति धातुः, तत्र लटीरूपमस्ति, शृणाति इति रूपमस्ति, भुवादीनां ह्रस्वः इति विशिष्टसूत्रेण श्रु इत्यस्य रूपं श्रु ह्रस्वरूपमेव भवति विशिष्टसूत्रेण, लटीरूपमस्ति शृणाति, हिंसायाम् इत्यस्मिन् अर्थे श्रुधातुतः ल्युडन्तम् अस्ति, ल्युट् प्रत्ययस्य योजनेन शरणम् इति पदं सिध्यति। इत्युक्ते शरणम् इत्यनेन रक्षिता निर्दिश्यते, यः रक्षणं करोति सः रक्षिता इति वदामः। शरणम् इत्यस्मिन् प्रसङ्गे एकम् आर्टिकल् अस्ति शुद्धिकौमुदीपुस्तके, सर्वे पठन्तु, बहु उत्तमः अस्ति आर्टिकल् अस्ति, शरणागतः। शरणम् इति ल्युडन्तपदमस्ति खलु, तत्र मां शरणं त्वां शरणम् इति तत्र द्वितीयाविभक्तेः प्रयोगः किमर्थं भवति इति अवगन्तुं तत्र किञ्चित् पठनीयमस्ति। त्वां शरणम् आगतः, शरणागतः इति पदं वदामश्चेत् शरणम् आगतः इति विग्रहवाक्यं भवति, तत्र त्वां शरणम् आगतः, मां शरणं व्रज, तत्र माम् इत्यस्य द्वितीयाविभक्तिः किमर्थम् इति अस्माभिः ज्ञातव्यम्। त्वाम् अहं शरणं गतः इत्यत्र अत्र किं लिखितमस्ति इत्युक्ते गत्यर्थकधातूनां प्रयोगे शरणशब्दः अस्ति चेत् तत्र त्रातारम् एव सूचयति, न तु त्राणं सूचयति इति लिखितमस्ति. तस्मिन् प्रसङ्गे शरणम् अथवा शरणागतः इत्यस्मिन् प्रसङ्गे बहु सम्यक् आर्टिकल् अहं पठितवती, शुद्धिकौमुदीपुस्तके अस्ति, अतः पठन्तु. अपि च तृतीयं वाक्यं भवती पठतु, सूर्यकुमारी भगिनी. भगिनि, सञ्जयः केशवार्जुनयोः संवादं संस्मरति, हृष्यति. सञ्जयः केशवार्जुनयोः संस्मृत्य संवादं संस्मृत्य हर्षति. अत्र हर्षति इति उक्तवती, किं लिखितम्? क्षम्यतां, हृष्यति. हृष्यति, अत्र धातुः तु हृषधातुः एव. हृषधातुः गणद्वये अस्ति, भूवादिगणे अस्ति चेत् किं रूपं सिद्ध्यति? हर्षति. दिवादिगणे अस्ति चेत् हृष्यति. तत्र भेदः कः? गुणनिषेधः. कुत्र? दिवादिगणे अपि अस्ति चेत् गुणनिषेधः भवति. उत्तमम्. अत्र धातुः तु हृषधातुः एव. हृषधातुः भुवादिगणे अपि अस्ति, दिवादिगणे अपि अस्ति. भुवादिगणे अस्ति इति कारणतः हृष् इत्यत्र उपधायां ह्रस्वरुकारः अस्ति इति कारणतः शप् विकरणप्रत्ययं निमित्तीकृत्य हृष् इति धातुरूपी अङ्गे उपधायां ऋकारः अस्ति इति कारणतः तत्र पुगन्तलघूपधस्य च इति सूत्रेण गुणकार्यं भूत्वा हृष् हर्ष भवति, हर्षयोगः आयोगः ति हर्षति. भुवादिगणे तादृशं रूपम् अस्ति, दिवादिगणे तत्र हृष्योगः श्यन् योगः ति इति रूपम् अस्ति. हृष्योगः या योगः ति हृष्याति इति रूपं दिवादिगणीयधातोः रूपं तुष्टौ इत्यस्मिन् अर्थे दिवादिगणे अस्ति. अत्र तु हृष्यति इति रूपमेव दत्तमस्ति. अपि च सञ्जयः इत्यत्र समीचीनं विग्रहवाक्यं वक्तव्यम्. अहं सम्यक् न जानामि, कोऽपि वदतु. रमेश् महोदय, भवान् वदतु, सञ्जयः इत्यत्र विग्रहवाक्यं कथं भवान् श्रुतवान् वा? न महोदय. अस्तु, अत्र जयः इति पदम् अहं जानामि. जयः इति जी धातुतः अच् प्रत्ययस्य योजनेन जयः इति रूपं सिद्ध्यति. एरच् इति एकं सूत्रमस्ति, इकारान्तधातूनां प्रसङ्गे तत् सूत्रं कार्यं करोति. एरच् इति सूत्रम्, एः अच् इति तत्र सन्धि पदविच्छेदं कुर्मः चेत् तदर्थमेव ची धातुतः चयः, जी धातुतः जयः, क्षी धातुतः क्षयः, ईदृशानि रूपाणि सिद्ध्यन्ति. जी धातुतः जयः इति रूपं सिद्ध्यति एरच् इति सूत्रेण. अच् इति प्रत्ययः अस्ति, सञ्जयति इति रूपमपि अहं श्रुतवती. तत्र सञ्जयः इत्यस्मिन् प्रसङ्गे विग्रहवाक्यं कथं वक्तव्यम् इति अस्माभिः ज्ञातव्यम्. सञ्जयः कः इति प्रश्ने सति वदतु, सञ्जयः कः? सञ्जयः तस्य धृतराष्ट्रस्य सारथिः. सारथेः नाम सञ्जयः. अपि च अत्र केशवार्जुनयोः इति लिखितमस्ति, तत्र कथं वक्तव्यं विग्रहवाक्यं? केशवः अर्जुनः, केशवः च अर्जुनः च द्वन्द्वसमा. कीदृशद्वन्द्वसमासः? तत्र प्रभेदद्वयमस्ति, समाहारद्वन्द्वः, इतरेतरद्वन्द्वः. इतरेतरद्वन्द्वः, उत्तमम्. इतरेतरद्वन्द्वसमासः अस्ति, केशवः च अर्जुनः च, केशवार्जुनौ इति समस्तपदं भवति. इतरेतरद्वन्द्वसमासः अस्ति, अत्र किन्तु केशवार्जुनयोः इति अस्ति चेत् सम्पूर्णतया कथं वक्तव्यं विग्रहवाक्यम्? केशवः अर्जुनः तौ अत्र वर्षा भगिनी एकवारं वदतु. महोदय प्रश्नं केशवार्जुनयोः इत्यत्र विग्रहवाक्यं सम्पूर्णतया वक्तव्यम्. केशवः च अर्जुनः च तयोः तयोः इति वक्तव्यम् अस्ति. अत्र केशवार्जुनयोः इत्यत्र षष्टिद्विवचनमस्ति. संवादः इति पुंलिङ्गपदमेव, वद् धातोः रूपमेव वादः. वद् धातुतः घञ् प्रत्ययस्य योजनेन वादः इति रूपं सिद्ध्यति. पुंलिङ्गपदानि भवन्ति घञ्यन्तरूपाणि इति विषयः. सूर्यकुमारी भगिनी अग्रे सरतु. संस्मरति इत्यत्र किमस्ति वदतु. संयोगः स्मृ धातुतः वादिगणे अस्ति संस्मरति. उत्तम. अत्र संस्मृत्य इति उक्तवती खलु, तत्र तकारः कुतः आगतः? संस्मृत्य संयोग सम् तकारः भगिनि. उत्तमं. संयोगः स्मृयोगः ल्यप् इति स्थितिः अस्ति. संयोगः स्मृयोगः ल्यप् इत्यत्र अनुबन्धलोपे सति या अवशिष्यते, किन्तु तत्र तकारः श्रूयते. किमर्थं तत्र तकारः, कुतः आगतः? रमेश महोदय वदतु, अत्र तकारः केन सूत्रेण आयाति? ह्रस्वस्य पिति कृति तुक्. उत्तमं. तेन सूत्रेण तकार ह्रस्वस्य पिति कृति तुक् इति सूत्रेण तकारः आयाति. अग्रे वदतु. चतुर्थबिन्दुः भगिनि, दुर्योधनः आचार्यम् उपसङ्गच्छते ब्रवीति. द्वौ वाक्यमस्ति. दुर्योधनः आचार्यम् उपसङ्गच्छते ब्रवीति. लवन्तरूपं दुर्योधनः आचार्यम् उपसङ्गम्य ब्रवीति. दुर्योधनः इति समस्तपदमस्ति. तत्र विग्रहवाक्यं किं भवति? दुर्योधनः श्रुतं न. अत्र वर्षा भगिनी एकवारं स्मारयतु. दुर्योधनः इति विग्रहवाक्यं वा महोदय? दुष्टेन दुःखेन रमेश महोदय प्रयत्नं करोतु. युद्धे दुर्गमपि तेन एव तादृशपदं दुर्गम्. अत्र रोहिणी भगिनी भवती वक्तुमिच्छति वा? नो चेत् भगिनी वदतु, कोऽपि वदतु. दुःखेन युद्धं शक्यते इति दुर्योधनः. तत्र समीचीनतया वक्तव्यं, दुष्करं योधनं येन सह इति विग्रहवाक्यं भवति. बहुव्रीहिसमासः अस्ति अस्मिन् पदे. दुष्करं योधनं येन सह अथवा दुष्करं योधनं यस्य सह इति बहुव्रीहिसमासः अस्ति. तत्र दुष्करं योधनं, तत्र योधनम् इति युद्धधातोः ल्युडन्तरूपम् अस्ति. दुर्योधनम् इति वदामि चेत् तत्र ल्युडन्तं भवति, किन्तु अत्र पदं किमस्ति, दुर्योधनाः इति पुंलिङ्गपदमस्ति. साधारणतया बहुव्रीहिसमासयुक्तपदेषु लिङ्गपरिवर्तनं दृश्यते, इत्युक्ते उत्तरपदस्य लिङ्गपरिवर्तनं द्रष्टुं शक्नुमः. योधनम् इति नपुंसकलिङ्गपदमेव, किन्तु अस्मिन् पदे बहुव्रीहिसमासः अस्ति इत्यतः तत्र लिङ्गपरिवर्तनं दृश्यते. दुष्करं योधनं येन सह इति विग्रहवाक्यं भवति. अस्मिन् पदे बहुव्रीहिसमासः अस्ति. अपि च आ उपसर्गपूर्वकः चर् धातुतः ञत् प्रत्ययस्य योजनेन आचार्यः इति पदं सिद्ध्यति. उपसङ्गच्छेते इति पदमस्ति. सूर्यकुमारी भगिनी भवती वदतु, अत्र किमस्ति? उपयोगः, संयोगः, गम् धातुतः आत्मनेपदम्. तत्र चिन्तनमस्ति, उपसङ्गच्छते इत्यत्र गम् धातुः परस्मैपदीधातुः. केन सूत्रेण परस्मैपदीधातुः भवति? अत्र गम् धातोः लटीरूपं वदतु. गच्छति, गच्छति, सर्वदा शृणुमः खलु, गच्छति. गम् गम् धातुतः गच्छति, गच्छति, गच्छतु, अगच्छत् इत्यादीनि रूपाणि शृणुमः. इत्युक्ते गम् लु इति मूलरूपमस्ति. तत्र लुकारः उपदेशजनुनासिके इति सूत्रेण इति संज्ञकः भूत्वा अपगच्छति. लौकिकधातुः तु गम् एव अस्ति. गम् धातुः शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदी धातुः एव, किन्तु अत्र किमर्थं सङ्गच्छते इति रूपं लिखितमस्ति? उपसर्गपूर्व अस्ति चेत्. अस्ति चेत्, अस्ति चेत् परिवर्तनं भवति. इत्युक्ते तत्र किमर्थपदी आत्मनेपदी भवति इत्युक्ते तत्र एकं विशिष्टसूत्रमस्ति. सम् उपसर्गपूर्वकः गम् धातुः अकर्मक अर्थेषु आत्मनेपदप्रत्ययान् गृह्णाति. सम् उपसर्गपूर्वक गम् धातुः अकर्मक अर्थेषु आत्मनेपदप्रत्ययान् गृह्णाति. तस्मिन् सूत्रे अन्ये केचन धातवः सन्ति, रुच्छिधातुः, प्रच्छिधातुः, रुधातुः, श्रुधातुः, एवं षड् धातवः इति भाति. एकेन विशिष्टसूत्रेण सम् उपसर्गपूर्वकः सः धातुः अस्ति चेत् आत्मनेपदप्रत्ययाः तस्मात् परम् आयान्ति. यद्यपि गम् धातुः शेषात् कर्तरि परस्मैपदम् इति सूत्रेण परस्मैपदी एव, किन्तु सम् उपसर्गपूर्वकः अस्ति चेत् विशिष्टसूत्रेण आत्मनेपदप्रत्ययान् स्वीकरोति इति विषयः. अतः सङ्गच्छते इति रूपमस्ति. सङ्गच्छते इत्यत्र अकर्मक अर्थः अस्ति. अत्र इतोपि किमस्ति, उपसङ्गच्छते इति लिखितमस्ति. तत्र उप इति अन्य उपसर्गः अपि अस्ति इति कृत्वा अत्र भिन्नचिन्तनमस्ति इति भाति. आचार्यम् उपसङ्गच्छते इति लिखितमस्ति. सङ्गच्छते तावत्पर्यन्तं स्वीकुर्मः चेत् सम उपसर्गपूर्वकगम् धातुः अकर्मक अर्थे आत्मनेपदप्रत्ययान् स्वीकरोति इति तु सत्यं, किन्तु अत्र इतोपि उप इति उपसर्गः अस्ति इति कारणतः कर्मपदं स्वीकरोति इति मम अवगमनम्. ब्रवीति, ब्रवीति प्रसङ्गे भवती वदतु, भवती किं जानाति? भ्रूधातुतः तिनन्तपदं भ्रुवा भवति. ब्रवीति ब्रवीति तत्र ब्रू धातोः प्रसङ्गे मुख्यतया किं स्मर्तव्यम् इत्युक्ते ब्रू धातुः उभयपदी धातुः उभयपदी अस्ति इति कारणतः रूपद्वयं ब्रवीति इति ब्रवीति इति परस्मैपदीरूपम् अस्ति ब्रूते इति रूपमपि अस्ति ब्रूते इति आत्मनेपदीरूपम् अस्ति अदादिगणीयधातुः ब्रवीति ब्रूते इति रूपद्वयमपि अस्ति किन्तु तत्र एकं विशिष्टं सूत्रं स्मर्तव्यं ब्रू धातोः प्रसङ्गे ब्रुवः पञ्चानाम् आदित्व आहो ब्रुवः इति सूत्रेण आह आदेशः भवति इति कृत्वा तत्र ब्रवीति इति एकं रूपम् अस्ति आह इति रूपमपि अस्ति तत्र विकल्पेन पञ्चसु स्थलेषु ब्रुवः पञ्चानाम् आदित आहो ब्रुवः इति सूत्रेण तत्र पञ्चसु स्थलेषु प्रथमपञ्चसु स्थलेषु इत्युक्ते प्रथमपुरुष एकवचनरूपम् आरभ्य मध्यमपुरुष द्विवचनपर्यन्तं पञ्चसु स्थलेषु तत्र आह इति आदेशः भवति इत्यतः विकल्पेन अन्यद् रूपमपि अस्ति ब्रू धातोः प्रसङ्गे इति विषयः साधु रोहिणी भगिनी अग्रे किम् अस्ति वदतु योगी द्वाराणि संयच्छति मनः हृदि स्थापयति योगी द्वाराणि संयम्य मनः हृदि स्थापयति योगी प्रातिपदिकं वदतु योगिन् शब्दः नकारान्त प्रातिपदिकम् उत्तमम् अत्र युज् धातुतः योगः युज् धातोः रूपमेव योगी अपि नकारान्तप्रातिपदिकम् अस्ति तत्र द्वाराणि इति लिखितमस्ति तत्र प्रातिपदिकं किम् अस्ति द्वारं प्रथमपुरुष एकवचनं प्रातिपदिकं किं द्वार इति अकारान्तप्रातिपदिकम् अस्ति फल शब्दवत् द्वार इति प्रातिपदिकम् अस्ति तत्र द्वारं द्वाराणि द्वारेण द्वाराणाम् इत्यत्र अणत्वम् अस्ति केन सूत्रेण विभक्तिषु न पुनः वदामि द्वाराणि द्वारेण द्वाराणाम् इत्यत्र रेफः निमित्तमस्ति इति कारणतः णत्वं भवति किन्तु केन सूत्रेण णत्वं भवति भगिनी वदतु सूर्यकुमारी भगिनी द्वाराणि द्वाराणि इत्यत्र विवृणोतु द्वाराणि रेफः आकारान्तः नकारान्तः इकारान्तः मध्ये बाधिकवर्णः नास्ति अपि च नकारं नत्वं भवति अत्र रेफदन्त्यनकारयोः मध्ये के वर्णाः सन्ति आकारः कस्मिन् प्रत्याहारे अस्ति अट् प्रत्याहारस्थवर्णः आकारः इत्युक्ते अट् कुप् वाङ्गनुं व्यवायेपि इति सूत्रेण अत्र अणत्वं भवति इत्युक्ते रेफस्य साक्षात् अनन्तरं दन्त्यनकारः नास्ति रेफस्य अनन्तरं केचन वर्णाः सन्ति किन्तु ते वर्णाः बाधकवर्णाः न सन्ति ते वर्णाः तत्र सन्ति चेदपि अत्र बाधा नास्ति इत्यतः अट्कुप्वाङ्नं व्यवायेपि इति सूत्रेण अणत्वं भवति इति विषयः अपि च सम् उपसर्गपूर्वकः यम् धातोः रूपमेव यच्छति भगिनी रोहिणी भगिनी भवती वदतु संयम्य इति उक्तवती तत्र संयम्य इति रूपसिद्धौ क्लेशः नास्ति खलु वदतु संयम्य यमधातुः लट्युग यच्छति भवति इषुगमीयमां च इति सूत्रेण चकार आगच्छति इति चिन्तयामि. संयुग यमयुग ल्यप् संयम्य इति भवति. उत्तमम्. अत्र यम् धातुः मकारान्तधातुः खलु, अतः संयम्य इति एकं रूपम् अस्ति, संयत्य इति रूपमपि अस्ति, यथा सङ्गम्य सङ्गत्य इति, तत्र संयत्य इति रूपमपि अस्ति, वाल्यपि इति सूत्रेण तत्र अन्यद् रूपमपि अस्ति. मकारान्तधातोः प्रसङ्गे अनुनासिकलोपः विकल्पेन भवति. मकारान्तधातुषु अनुनासिकलोपः भवति, किन्तु विकल्पेन अनुनासिकलोपः भवति इति कारणतः एकस्मिन् पक्षे अनुनासिकलोपः भूत्वा संयत्य इति रूपं भवति, तत्र तुक् आगमः अपि भवति. अनुनासिकलोपः न भवति चेत् संयम्य इति रूपमेव सिद्ध्यति. अत्र संयम्य इति भगिनी उक्तवती. उत्तमं. मनः, मनःशब्दस्य प्रातिपदिकं वदतु. मनस् इति शब्दः सकारान्तप्रातिपदिकं मनस्, मनः इति. अत्र मनः इति लिखितमस्ति. अत्र मनः शब्दस्य विभक्तिः का? मनः एकवचनं, प्रथमपुरुष एकवचनं मनः. किन्तु सुबन्तानां प्रसङ्गे पुरुष इति न वदामः, विभक्तिः इति वदामः. अत्र विभक्तिः का? एकवचनरूपं न. अत्र प्रथमा विभक्तिः नास्ति. किमर्थं? वर्षा भगिनी वदतु. आम्, अत्र मनः इति द्वितीया विभक्तिः एकवचनं. किमर्थं चेत् अत्र योगी एव कर्तृपदम्. अपि च अत्र योगी इति न लिखितं चेदपि क्रियापदं पश्यतु, स्थापयति इति लिखितम् अस्ति. वदतु. स्थापयति इति दिजन्तं, तत् योगी हृदि मनः स्थापयति इति कृत्वा अत्र मनः कर्मपदं भवति. उत्तमं. स्थाधातुः अकर्मकधातुः. स्थाधातोः लटीरूपं तिष्ठति, मनः तिष्ठति. तत्र कर्मपदं नास्ति. मनः तिष्ठति इत्यत्र मनः इति शब्दस्य प्रथमाविभक्तिः एव अस्ति, किन्तु निजन्तपदानि कर्मपदं स्वीकुर्वन्ति. अत्र स्थाधातुतः निच्योजनेन स्थापयति इति रूपं सिध्यति. निजन्तपदानि कर्मपदं स्वीकर्तुं शक्नुवन्ति इत्यतः मनः इत्यस्य द्वितीया विभक्तिः अस्ति. स्थाधातुतः स्थापयति इति रूपं सिध्यति. रोहिणी भगिनी भवती वदतु, स्थापयति कथं साधनीयम्? स्थायोगः निच्योगः तिप्, तत्र पुगागमः भवति. अर्ति ह्रि, अर्ति ह्रि व्लि क्नोयि क्ष्मा यातां पुङ्नौ इति सूत्रेण पुक् आगमः भवति. इत्युक्ते स्था इति धातुः आकारान्तधातुः. तस्मिन् सूत्रे किं लिखितमस्ति? अन्ते सूत्रस्य अन्ते आताम् इति लिखितमस्ति. आताम् इत्युक्ते आकारान्तधातूनां प्रसङ्गे इदं सूत्रं कार्यं करोति इति अर्थः. अर्ति ह्रि व्लि क्नोयि क्ष्मा यातां पुङ्नौ इति सूत्रेण पुक् आगमः भवति. अत्र ह्रि इति कथनेन ह्रेपयति, व्लि इति कथनेन व्लेपयति, एवं रूपाणि भवन्ति. इत्युक्ते पुगन्तलघूपधस्य च इति सूत्रं यदा वयं पठामः तस्मिन् प्रसङ्गे अपि पुगन्तम् अङ्गमस्ति चेत्, इत्युक्ते लघुपधधातुः अस्ति चेत् पुगन्तलघूपधस्य च इति सूत्रेण अङ्गकार्यं भवति, गुणकार्यं भवति इति वयं पठितवन्तः. न केवलं लघुपदम् अङ्गं, पुगन्तमङ्गमस्ति चेदपि तत्र गुणकार्यं भवति इति पठामः. इत्युक्ते इदं सूत्रं तस्मिन् प्रसङ्गे अपि पठामः. इत्युक्ते पुगन्तम् अङ्गं कथं सिध्यति इति प्रश्ने सति अनेन सूत्रेण पुगन्तमङ्गं सिध्यति. अर्ति ह्रि व्लि क्नुयि क्ष्मा यातां पुङ्नौ इति सूत्रेण पुगन्तमङ्गं सिध्यति. पुगन्त अङ्गेषु अपि पुगन्तलघुपधस्य च सूत्रेण गुणकार्यं भवति, न केवलं लघु इगुपध अङ्गेषु इति तत्र वार्ता अस्ति. अपि च मनश्शब्दस्य रूपाणि एकवारं द्वितीयापर्यन्तं वदतु रोहिणी भगिनी. मनः मनसो मनसः न. वर्षा भगिनी एकवारं वदतु. मनः मनसि मनांसि मनः मनसि मनांसि. उत्तमं. मनः मनसि मनः मनसि मनांसि एवं रूपाणि भवन्ति. भवती एव हृद् शब्दस्य रूपाणि भवती एव वदतु. हृत् हृदौ हृदः न न न अत्र हृत् हृत् रमेश महोदय भवान् वक्तुमिच्छति वा? हृत् अहं न जानामि कस्मिन् गणे अस्ति इति अपि न जानामि. न न अत्र हृत् इति सुबन्तपदमस्ति. सुबन्तपदम् इत्युक्ते नामपदमस्ति. हलन्तशब्दः इत्युक्ते हृद् इति हृद् इति दकारान्तशब्दः हलन्तशब्दः. किन्तु हृदयम् इति अकारान्त नपुंसकलिङ्गपदमस्ति. हृदय इति प्रातिपदिकमस्ति. हृद् हृदयं द्वयोः अर्थः समानः. हृद् तु हलन्तशब्दः. हृद् शब्दस्य रूपाणि द्वितीयापर्यन्तं वक्तव्यानि. वदतु. हृद् हृत् हृदौ हृदः न न हृदौ इत्युक्ते तत्र एकवारं पश्यन्तु अस्माकम् अवगमनं भवेत् इति पृच्छन्ती अस्मि. चिन्ता मास्तु. हृत् हृदि हृन्दि हृत् हृदि हृन्दि एवं रूपाणि भवन्ति. दकारान्तशब्दः नपुंसकलिङ्गशब्दः हृद् शब्दः हलन्तशब्दः. हृत् हृदि हृन्दि हृत् हृदि हृन्दि हृदा हृद्भ्यां हृद्भिः हृदे हृद्भ्यां हृद्भ्यः. पद् पद् शब्दस्य रूपाणि वदामः खलु. तथा नास्ति. पद् नास्ति. नपुंसकलिङ्गपदम् इदम् इति तत्र वार्ता. हृदि इति सप्तमी विभक्ति एकवचनरूपमस्ति. हृदि हृदोः हृत्सु एवं सप्तमी रूपाणि भवन्ति. हृद् हृदयं द्वयोः अर्थः समानः. किन्तु हृदयम् इति अजन्तशब्दः हृद् इति हलन्तशब्दः. द्वयोः रूपाणि भिन्नानि. रोहिणी भगिनी करोतु अग्रिमवाक्यं भगिनि. प्राणं भ्रोः मध्ये आवेशयति ध्यानं करोति. प्राणं भ्रोः मध्ये आविश्य ध्यानं करोति. अत्र आवेशयति मिजन्तरूपमस्ति. विश् इति धातु विषयोग ल्यप् अत्र गुणः भवति वेश्य भवति. अर्धधातु सार्वधातु अर्धधातुकयोः इति सूत्रेण गुणं भवति. आम् उपसर्गपूर्वक आविश्य तत्र भ्रमः मास्तु. आविश्य इति रूपमपि अस्ति. आवेश्य इति रूपमपि अस्ति. किन्तु अत्र किं वक्तव्यम्? आवेशयति णिजन्तरूपमस्ति इति कारणतः आवेश्य इति रूपमेव वक्तव्यम्. आविश्य इति कथनेन तत्र णिच् नास्ति इति अर्थः अस्ति. णिच् नास्ति चेत् आविश्य इति रूपं भवति. विश् योगः ल्यप् आयोगः विश् योगः ल्यप् आविश्य इति भवति. णिच् अस्ति चेदेव गुणः भूत्वा आवेश्य इति रूपं सिध्यति. हृद् शब्दस्य प्रसङ्गे प्रथमा विभक्ति एकवचनरूपम् अस्ति. हृत् इति एकं रूपम् अस्ति. हृद् इति अन्यद् रूपम् अस्ति. तत्र वावसाने इति सूत्रेण विकल्पेन चर्त्वं भूत्वा हृत् इति रूपमपि भवति. इत्युक्ते यद्यपि सः शब्दः दकारान्तशब्दः तथापि हृत् इति रूपमपि अस्ति. हृत् हृद् तत्र वावसाने सूत्रेण चर्त्वं विकल्पेन भूत्वा रूपद्वयं सिध्यति इति विषयः. अत्र प्राणशब्दः अस्ति. प्राणशब्दः कस्मिन् लिङ्गे अस्ति? रोहिणी भगिनी प्राणं द्वितीय इति एकवचनं प्राणं भवति प्राणः शब्दः पुंलिङ्गशब्दः खलु प्राणाः पञ्चप्राणाः सन्ति खलु प्राण अपान यान उदान समान एवं पञ्चप्राणाः सन्ति खलु उत्तमम् अत्र ध्यानं करोति इति लिखितमस्ति ध्यानम् इति कीदृशं पदम् युडन्तपदं ध्यायति इति धातु किं जायति ध्यायति ध्यायते ध्यायति ध्यायति अस्ति ध्यै ध्यै इति धातुः अस्ति ध्यै धातुतः ध्यायति गै धातुतः गायति सूर्यकुमारी भगिनी ध्यै धातुतः ध्यायति कथं साधनीयम् न तत्र ध्यायति ध्यायति प्रसङ्गे वदतु ओ ध्यायति त्रै योगः दै योगः प्रथमं धा भवति दायोगः दायोगः स्यन् न भुवादिगणे अस्ति ओ ओ दै योगः आयोगः थि यचो यवः सूत्रेण दाय भवति दाय् भवति दायोगः आदाय दायति ध्यायति भवति अत्र सुन्दरमहोदय भवान् वदतु ध्यै इति धातुः अस्ति ध्यै धातुतः ध्यायति इति वक्तव्यं तत्र अङ्गकार्यमस्ति वा सन्धिकार्यमस्ति वा किं किम् अस्ति स्पष्टतया वदतु द्यै द्यै इति धातुः द्यै योगे विकरणप्रत्ययः शप् प्रत्ययः भ्वादिगणे द्यै योगे शप् योगे ति इति भवति अनुबन्धलोपे अनुबन्धलोपे सति आ एव अवशिष्यते परन्तु द्यै धातुः इगन्तधातुः अपि नास्ति एवं लघुपदधातुः अपि नास्ति इति कारणेन तस्य गुणकार्यं न सम्भवति तदनन्तरं जै योगे अयोगे ति तदनन्तरं जै योगे अ इति कारणेन एचो अयवायावः इति सन्धिकार्येण द्याय् द्याय् योगे अयोगे ति इति भवति तदनन्तरं द्याय् अति वर्णमेलनेन ध्यायति इति अन्तिमं रूपं सिद्ध्यति तदेव भगिनि सम्यक् बहु सम्यक् अत्र अङ्गकार्यं नास्ति अङ्गकार्यम् इत्युक्ते प्रत्ययं निमित्तीकृत्य प्रत्ययं निमित्तीकृत्य यत् कार्यं भवनीयं तत् कार्यं न भवति इत्युक्ते अत्र महोदयेन उक्तमेव इगन्तधातुः नास्ति लघु इगुपदधातुः नास्ति एजन्तधातुः एजन्तधातुः अस्ति इति कारणतः शपं निमित्तीकृत्य अत्र अङ्गकार्यं नास्ति ध्यै इत्यत्र केवलं सन्धिकार्यमेव अस्ति ऐकारस्य स्थाने ऐकार अकारयोः मध्ये यचोयवायावः इति सन्धिसूत्रेण आय् आदेशः भवति तत्र ऐकारस्य स्थाने आय् आदेशः भवति इत्यतः ध्याय् इति रूपमस्ति ध्याय् योगः आयोगः ति ध्यायति इति रूपमस्ति अत्र सन्धिकार्यमेव अस्ति अङ्गकार्यं गुणकार्यं किमपि नास्ति किन्तु ध्यायति इति लटीरूपमस्ति लटीरूपं लट्लकारः सार्वधातुकलकारः इत्युक्ते लटीरूपसिद्धिः सार्वधातुकप्रक्रियायाम् आयाति किन्तु ध्यानम् इत्यत्र आर्धधातुकप्रक्रिया अस्ति सार्वधातुकप्रक्रिया नास्ति ल्युट् प्रत्ययः सार्वधातुकः नास्ति तिंशित् नास्ति इत्यतः आर्धधातुकप्रक्रियायाम् एव ल्युडन्तरूपसिद्धिः भवति इत्युक्ते ल्युडन्तरूपसिद्धिः आर्धधातुकप्रक्रिया अतः तत्र चिन्तनं भिन्नं भवेत् आर्धधातुकप्रक्रियायां सर्वे धातवः चतुर्दशगणेषु विभक्ताः सन्ति तस्मात् परं चिन्तनं करणीयम् अत्र चतुर्दश वर्गाः सन्ति आर्धधातुकप्रक्रियायां उपद्विसहस्रं धातूनां वर्गीकरणं चतुर्दशवर्गेषु कृतमस्ति, अस्माकं सौलभ्यार्थं तादृशरीत्या कृतमस्ति. अत्र ध्यै धातुः एजन्तधातुः, एच् प्रत्याहारे अस्ति ऐकारः. तत्र चिन्तनं भिन्नं भवति. तत्र आदेच भगिन्या उक्तमस्ति, आदेच उपदेशे शिति इति विशिष्टसूत्रेण अशित् प्रत्यये परे एजन्तधातवः आकारान्ताः भवन्ति, इत्यतः ध्यै इत्यस्य रूपं ध्या भवति. प्रथमतया तेन सूत्रेण ध्यै इत्यस्य रूपं ध्या भवति, पश्चात् युवर्णाकौ सूत्रेण अना आदिष्टः भवति, इत्यतः ध्यान प्रातिपदिकं प्रथमाविभक्तिरूपं ध्यानम् इति भवति. गै धातुतः किं भवति, सुन्दरमहोदय वदतु. गै धातुतः गै गै अपि एजन्तधातुः अस्ति. गै योगे ल्युट् प्रत्ययस्य योजनेन द्युट् प्रत्ययः आर्धधातुकप्रत्ययः इति कृत्वा द्यै योगे ल्युट् योगे ल्युट् ल्युट् एव. तदनन्तरं लकारः लकारः एवं टकारः अनुबन्ध लोपः भवति. तदनन्तरं यु एव अवशिष्यते, युवरोनको इति सूत्रेण अन इति अवशिष्यते. तदनन्तरं पूर्ववत् एव गै धातुः गाय् भवति. तदनन्तरं विशिष्टसूत्रेण यकारस्य लोपः भवति, गा एव अवशिष्यते. लोपः एतत् सर्वं नास्ति तत्र, तत्र यथा मया ध्येय धातोः प्रसङ्गे उक्तमासीत् तथा एव अत्रापि चिन्तनं करणीयं. ध्यै धातुः अस्ति, गै धातुः अस्ति, ग्लै अस्ति, म्लै अस्ति, पै, एते धातवः एजन्ताः. ध्यै धातुतः ध्यानं, ग्लै धातुतः ग्लानं, म्लै धातुतः म्लानं, गै धातुतः गानं, पै धातुतः पानम् इत्यादीनि रूपाणि एवमेव सिद्ध्यन्ति. यथा मया पूर्वम् उक्तं ध्यानम् इत्यस्मिन् प्रसङ्गे यथा मया चिन्तनं कृतमासीत् तथा एव वक्तव्यम्. अत्र ध्यै धातुतः ध्यानं, गै धातुतः गानं, पै धातुतः पानम् इति रूपं भवति. तत्र ध्यायति, गायति, पायति, म्लायति, ग्लायति इत्यत्र लटिरूपसाधनवेलायां भिन्नचिन्तनम् आवश्यकं, किन्तु ल्युडन्तरूपसिद्धिः आर्धधातुकप्रक्रिया अस्ति इति कारणतः तत्र आदेच उपदेशेशिति इति विशिष्टसूत्रेण एजन्तधातवः आदौ आकारान्ताः भवन्ति, तस्मात् परं युवोरनाकौ सूत्रेण अन आदिष्टः भवति, इत्यतः तादृशं रूपं सिद्ध्यति. आर्धधातुकलकाराणां प्रसङ्गे अपि च आर्धधातुककृदन्तरूपसिद्धौ अपि तत्र धातोः अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गाः निष्पादिताः. तत्र आर्धधातुकप्रक्रियायाः प्रसङ्गे धातूनां चतुर्दशवर्गाः निष्पादिताः, धातोः अन्तिमवर्णम् आश्रित्य अष्टाध्याय्यां सूत्राणि प्रवर्तन्ते. तदर्थं मातृभिः एवं चतुर्दशवर्गाणां चतुर्दशवर्गाः कृताः मातृभिः इति. पुष्पादीक्षित् माता एवं कृतवती इति विषयः. आर्धधातुकप्रक्रियायाः प्रसङ्गे आर्धधातुककृदन्तरूपेषु अपि च लकाराणां प्रसङ्गे अपि एवमेव धातूनां वर्गीकरणं चतुर्दशवर्गेषु धातवः विभजिताः इति विषयः. तादृशरीत्या अष्टाध्यायीग्रन्थे सूत्राणि प्रवर्तन्ते, अतः तादृशं चिन्तनम् आवश्यकम् इति विषयः. अपि च अत्र भ्रुवोः मध्ये इति लिखितमस्ति. वर्षा भगिनी, भ्रुवोः इति कीदृशं रूपम्? षष्टिविभक्ति द्विवचन. उत्तमम्. अत्र भ्रूः, भ्रुवौ, भ्रुवः, भ्रुवं, भ्रुवौ, भ्रुवः, भ्रुवा, भ्रूभ्यां, भ्रूभिः एवं रूपाणि वक्तव्यानि. सप्तसु विभक्तिषु रूपाणि पश्यन्तु इति तत्र विषयः. सुन्दर् महोदय, भवान् वदतु आविश्य इति कीदृशं रूपम्? आदिश्य इति आङ्ग् उपसर्गपूर्वक दिश् धातोः यबन्तरूपम् अस्ति. इत्युक्ते तत्र णिच् नास्ति खलु? णिच् नास्ति एव. णिच् अस्ति चेत् आदिश्य दिश् धातुः देश् भवति किल? भवति आदे आवेश्य तद्रूपं भवति. आदेशः इति भवति प्रायः. तत्र विश् धातुः भिन्नः, दिश् धातुः भिन्नः खलु? आम्. विश् धातुं स्वीकुर्मः चेत् आवेश्य इति रूपं भवति, दिश् धातुं स्वीकुर्मः चेत् आदेश्य इति रूपं भवति. किन्तु अत्र विश् धातोः प्रसङ्गे एव चिन्तनं कुर्मः. प्रा उपसर्गपूर्वक विश् धातुः प्रविश्य अस्ति चेत् अस्ति चेत् प्रावेश्य इति भवति किल? केवलम् आ उपसर्गः अस्ति चेत् आ उपसर्ग अस्ति चेत् आवेश्य इति भवति. णिच् नास्ति चेत् आविश्य इति भवति. नी उपसर्गपूर्वक विष् धातुतः ल्यप्? नी उपसर्गपू नी वा नी नी नी निवेश्य इति निविश्य इति भवति. उपा अस्ति चेत् उपा अस्ति चेत् उपविश्य उपवेश्य. अभि अस्ति चेत् अभि अस्ति चेत् अभिविश्य अभिवेश्य वा? तस्मैव भवति. वदतु. अपि अति विश् धातुतः परस्मैपदेव भवति. एकसूत्रमस्ति अपि अधि क्षम्य अभि अति अति निश्च निहि परस्मैपदेव भवति. अत्र भगिनी पश्यतु, उपविशति तत्र परस्मैपदरूपमेव, प्रविशति आविशति निविशति अभिनिविशति, इमानि रूपाणि परस्मैपदरूपाणि एव खलु? प्रविशति इत्यत्र परस्मैपदरूपमेव अस्ति. किमर्थं भवति उपसर्गपूर्वकः धातुः अस्ति चेत् भिन्नसूत्रमस्ति इति कुत्रचित् दृष्टवती वा? रमेश महोदय वदतु, अत्र चिन्तनं किं भवेत्? नेर्विषः इति एक सूत्रम् अस्ति. तत्र प्रायः नी उपसर्गपूर्व विश् धातोः आत्मनेपदीरूपं भवति इति. अस्तुदादिगणे अस्ति चेदेव न जानामि, केवलं सूत्रं जानामि, तस्य अर्थं पूर्णतया न जानामि. बहु सम्यक् महोदय. तत्र साधु इति भाति, अहमपि पश्यामि. अत्र वस्तुतः धातुः तु परस्मैपदी धातुः एव. पश्यन्तु, सः गृहं प्रविशति, अत्र एव वाक्यं लिखितमस्ति, विद्यालयं प्रविशति, तत्र परस्मैपदरूपमेव अस्ति, प्रविशति आविशति अभिनिविशति अभिनिवेशः इति बहु सामान्यं पदमस्ति. तत्र परस्मैपदरूपमेव अस्ति, किन्तु महोदयेन उक्तं नेर्विशः इति सूत्रेण आत्मनेपदीप्रत्ययान् गृह्णाति वा इति द्रष्टव्यम्. नी उपसर्गपूर्वक विश् धातोः आत्मनेपदप्रत्ययाः भवन्ति इति लिखितमस्ति. निविशते इति रूपं भवति. नी उपसर्गपूर्वकः अस्ति चेदेव आत्मनेपदप्रत्ययान् गृह्णाति इति विषयः. सत्यं महोदय, धन्यवादाः. उपविश्य, अभिनिविश्य, प्रविश्य, आविश्य, निविश्य, सन्निविश्य, समाविश्य इत्यादीनि रूपाणि बहु प्रसिद्धानि इति अत्र विषयः. अग्रे सरेम. सुन्दरमहोदय, अग्रिमं वाक्यं पठतु. कुत्र कुत्र अस्ति भगिनि, किं किं पाठम्? आत्मैव आत्मनो बन्धुः वा? रमेश महोदय, भवान् पठतु सप्तमं वाक्यं. सप्तमं वाक्यम् पूर्णस्य पूर्णं आधत्ते आदत्ते पूर्णं एव अवशिष्यते. पूर्णस्य महोदय, अत्र आदत्ते आधत्ते द्वयोर्मध्ये भेदः कः? आदत्ते इत्युक्ते दानक्रिया अस्ति, आधत्ते इत्युक्ते धारणं भवति. तत्र धा इति धातु. उत्तमं. दुधाम् इति एकः धातु, दुधाय् इति तत्र धारणपोषणयोः इति अहं चिन्तयामि. तत्र धा धातुः अपि अस्ति, दा धातुः अपि अस्ति. अत्र तु अल्पप्राणदकारः आदत्ते. आदत्ते इति रूपमस्ति चेत् तत्र केवलम् अल्पप्राणधकारः अस्ति. आधत्ते इत्यत्र महाप्राणधकारः अस्ति. धातुद्वयमपि जुहोत्यादिगणे अस्ति. दधाति इति एकं रूपमस्ति. धत्ते तत्र ददाति, दत्ते, दधाति, धत्ते, एवं रूपद्वयमपि अस्ति. किमर्थं चेत् तत्र धातोः अन्ते चवर्गीय अन्तिमव्यञ्जनम् अनुबन्धवर्णः अस्ति इति कृत्वा स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रेण धातुद्वयं, धा धातुः, दा धातुः, धातुद्वयम् एतत् उभयपदी भवति. अतः दधाति इति रूपं, धत्ते इति रूपं, किन्तु अत्र दा धातोः प्रसङ्गे लिखितमस्ति. वाक्यं पूरयतु. पूर्णस्य पूर्णं आधाय, आधाय पूर्णं एव अवशिष्यते इति वाक्यं भवति. भवान् जानाति वा श्लोकः, श्लोकं जानाति वा? पूर्णमिदं तदेव. वर्षा भगिनी वदतु. पूर्णमदः पूर्णमिदं पूर्णात् पूर्णम पूर्णम पूर्ण पूर्णात् पूर्णं प्रच्छते. पूर्णस्य पूर्णमाधाय पूर्णमेवावशिष्यते. बहु सम्यक्. श्लोके तु पूर्णमादाय इत्येव लिखितमस्ति, किन्तु अस्माकम् अवगमनार्थं वाक्यद्वयम् अत्र दत्तमस्ति. आदत्ते इत्यस्मिन् स्थाने महोदयेन किमुक्तम्? आदाय इति उक्तवान्. पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. तत्र श्लोकः अस्ति, ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते. पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते इति श्लोकः अस्ति. शान्तिमन्त्रमिति भाति. तत्र पूर्ण इति क्तान्तरूपम् अस्ति. श्लोकस्य अर्थः कः भगिनी वदतु? वर्षा भगिनी प्रयत्नं करोमि महोदय. पूर्णमदः पूर्णमिदं पूर्णात् पूर्णं पूर्णमुदच्यते. उदच्छते इत्युक्ते एकं पूर्णं इत्युक्ते ब्रह्मपूर्णम् अस्ति. तत् पूर्ण पूर्णमिदं पूर्णात् पूर्णं गच्छते इत्युक्ते तत् पूर्णात् एव ये आङ्ग्लं वक्तुं शक्नोमि परन्तु संस्कृतेन प्रयत्नं करोमि. पूर्णात् एव सर्वस्य उद्भवः भवति, सर्वेषाम् उद्भवः उद्भवं भवति इत्युक्ते ये वाट् एवर् इस् क्रियेटेड् इस् आल्सो पूर्णः ओन्लि. दट् इस् फ्रम् द इन्फैनैट्, फ्रम् द कम्प्लीट् कम्स् आल् द बीङ्ग्स् हू आर् आल् कम्प्लीट्. इफ् यु टेक् कम्प्लीट् फ्रम् द कम्प्लीट् यु आर् लेफ्ट् वित् नथिङ्ग् बट् द कम्प्लीट्. धन्यवादाः, बहु सम्यक्. धन्यवादः. संस्कृतेन न वक्तुं चिन्ता मास्तु. अत्र पूर्णमदः अदस् इति एकं पद प्रातिपदिकमस्ति अदः अदस् प्रातिपदिकात् अदः पूर्णम् अदः पूर्णम् इदं पूर्णात् पूर्णम् उदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते इति तत्र विषयः भगिन्या किमुक्तमस्ति पूर्णमदः इत्युक्ते औटर् वर्ल्ड् इस् पूर्णं पूर्णमिदम् इति कथनेन इन्नर् वर्ल्ड् इन्नर् वर्ल्ड् इस् आल्सो पूर्णं औटर् वर्ल्ड् इस् पूर्णं इन्नर् वर्ल्ड् इस् आल्सो पूर्णं पूर्णमदः पूर्णमिदं पूर्णात् पूर्णम् उदच्यते इत्युक्ते टेकिङ्ग् पूर्ण फ्रम् पूर्णं पूर्णम् ओन्ली रिमेन्स् दट् पूर्णम् एव अवशिष्यते इति तत्र विषयः अस्ति भवन्तः सर्वे श्रुतवन्तः एव अवशिष्यते इत्युक्ते रेमनेंट् वाट् एवर् लेफ्ट् इट् इस् आल्सो पूर्णम् अवशिष्यते इति लिखितम् अस्ति तत्र रूपं कीदृशमस्ति सुन्दरमहोदय वदतु अवशिष्यते इत्यत्र अव इति उपसर्गपूर्वक शिष्य धातोः आत्मनेपदीरूपमस्ति अवशिष्यते शिष्य इति धातुः आत्मनेपदीरूपमस्ति किन्तु कर्मणि लट् कर्मणि लट् इति वक्तुं शक्यते खलु कर्मणि लट् रूपमस्ति अवशिष्यते तत्र धातुः शिष्य इति धातुः अस्ति शिष्य धातुः भुवादिगणे अस्ति भुवादिगणे अस्ति चेत् शिष्य धातोः रूपं तत्र लटि रूपं किं भवितुमर्हति शिष्य धातोः रूपं शिष्य धातोः रूपं शिष्ययोगे शप् योगे तिप् शिष्टि शिष्यति भुवादिगणे अस्ति चेत् शिष्ये चिन्ता मास्तु महोदय अत्र शिष्यधातुः भुवादिगणे अस्ति इति कारणतः गुणकार्यं भवति इत्यतः शेषति इति रूपं भवति खलु शेषति शेषः शेषति शेषतः शेषन्ति इत्युक्ते कर्तरि लट् रूपं शेषति भवति खलु अत्र शिष्यते इत्यत्र कर्मणि लट् अस्ति इति वक्तुं शक्नुमः खलु उत्तमं किन्तु शिष्यधातुः गणद्वये अस्ति रुधादिगणे अपि अस्ति तत्र शिनष्टि इति रूपम् अस्ति इति भाति भुवादिगणे अस्ति चेत् शेषति भवति तत्र अवशिष्यते इत्यत्र कर्मणि लट् अस्ति पूर्णम् एव अवशिष्यते इति अस्ति तत्र अग्रिमं वाक्यं वर्षा भगिनी भवती पठतु मानवः स्वकर्मणा देवम् अभ्यर्चति सिद्धिं विन्दति अत्र मानवः कर्तृपदं प्रथमा विभक्ति एकवचनं स्वकर्मणा तृतीया विभक्ति एकवचनं देवं द्वितीया विभक्ति एकवचनम् अभ्यर्चति अभियोगः अर्चदातु लट्लकार प्रथमपुरुष एकवचनं सिद्धिं कर्मणि कर्मपदं द्वितीया विभक्ति एकवचनं विन्दति विन्दति इति अपि लट्लकार प्रथमपुरुष एकवचनं धातु विन्द् इति विद् लाभे इत्यस्मिन् अर्थे धातुः अस्ति विद् धातुः बहुषु गणेषु अस्ति किन्तु अत्र लाभे इत्यस्मिन् अर्थे इत्युक्ते प्राप्नोति इत्यस्मिन् अर्थे अयं विद् धातुः अत्र स्वीकर्तव्यः विद् धातुः बहुषु गणेषु अस्ति विद् धातोः रूपमेव विद्यते वेत्ति किन्तु तत्र भिन्नभिन्नः अर्थाः सन्ति इत्युक्ते सत्तायाम् इत्यस्मिन् अर्थे विद्यते अस्ति विद् ज्ञाने इत्यस्मिन् अर्थे वेत्तिरूपमस्ति किन्तु अत्र विद्युद्धातुः लाभे इत्यस्मिन् अर्थे विन्दति इति रूपं सिद्ध्यति. अस्मिन् प्रसङ्गे इतोपि किञ्चित् वक्तव्यं. शुभदा भगिनी वदतु, विन्दति इत्यत्र किं भवति? भगिनी प्रयत्नं करोमि. विद् इति तुदादिगणीयधातुः, तत्र नुमागमः भवति, नुमागमः भवति, परन्तु औपदेशिक अवस्थायां तु इदित् धातुः तु नास्ति. अतः चिन्तयामि किम् अन्यत् एकं सूत्रमस्ति वा तत्र येन तत्र नुमागमः भवेत् इति. उत्तमम्. इत्युक्ते धातुः इदित् धातुः अस्ति चेदेव इदितोनुं धातोः सूत्रेण अनुमागमः भवति, किन्तु अत्र विशिष्टसूत्रेण शेमुचादीनाम् इति सूत्रेण नुमागमः भूत्वा तुदादिगणीयधातुः अयम् अत्र विद्युधातोः प्रसङ्गे शेमुचादीनां सूत्रेण अनुमागमः भूत्वा विन्द् भवति, विन्दति इति रूपं भवति अत्र. अत्र वर्षा भगिनी भवती वदतु, वाक्यं परिवर्त्य वक्तव्यं खलु, परिवर्त्य वदतु. मानवः स्वकर्मणा देवम् अभ्यर्च्य सिद्धिं विन्दति. अभ्यर्च्य इति लिखितमस्ति. अत्र अभि उपसर्गः नास्ति चेत् क्त्वान्तरूपं किं भवति? अर्चित्वा. अर्चित्वा भवति वा अर्चयित्वा भवति वा? अर्चयित्वा एव भवति. चिन्तनीयम्. अर्चनम् इत्युक्ते आराधनम्, अर्चयित्वा इत्युक्ते आराध्य, आराधनं कृत्वा इति अर्थः अस्ति. सिद्धिधातोः क्तिन् रूपमेव सिद्धिः इति भवति. दिव् धातोः रूपमेव देवः. स्वकर्मणा इत्युक्ते किम्? स्वकर्मणा इत्युक्ते तस्य तस्य ड्यूटि, तस्य स्वस्य कर्मणः, स्वकर्मणः. उत्तमं. स्वस्य कर्मणा, स्वीयकर्मणा इति वक्तव्यमस्ति. तत्र कर्म इति नकारान्तप्रातिपदिकमस्ति. कर्म, कर्मणि, कर्माणि इति रूपाणि भवन्ति. कर्मशब्दे रेपः अस्ति इति कारणतः णत्वं बहुत्र लेखनीयं भवति. अपि च बहु उत्तमं वाक्यमिदं, मानवः स्वकर्मणा देवम् अभ्यर्च्य सिद्धिं विन्दति इति वाक्यमस्ति. शुभदा भगिनी, अस्य अर्थः कः? मानवः स्वकर्मणा देवम् अभ्यर्चति सिद्धिं विन्दति. मानवः स्वस्य कर्मणा एव देवस्य पूजां करोति, देवस्य पूजनं करोति. देवस्य पूजनं तस्य कर्म एव, मानवस्य कर्म एव देवस्य पूजा इति अस्ति. तेन एव सिद्धिं विन्दति, सिद्धिं प्राप्नोति इति. बहु सम्यक्. स्वकर्मणा सिद्धिं प्राप्नोति मानवः, खलु? उत्तमं, बहु उत्तमं वाक्यम्. अष्टादश अध्यायस्य षट्चत्वारिंशत्तमः श्लोकः, 18th chapter 46 श्लोकः. यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततं स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः इति श्लोकः अस्ति. अष्टादश अध्यायस्य श्लोकः अयम् इति विषयः. अग्रे सरेम. सुजाता भगिनी अग्रे किं लिखितं पठतु. त्वं मम उपदेशं विमृश यदेच्छं कुरु. त्वं मम उपदेशं विमृश्य यदेच्छं कुरु. त्वं शब्दस्य प्रातिपदिकं किम्? उष्मत् शब्दस्य उष्मद्वय. युष्मद् प्रातिपदिकम्. विभक्तिः का? त्वं मध्यमपुरुष एकवचनम् अस्ति. त्वं तत्र सुबन्तानां प्रसङ्गे पुरुष इति वदामः वा? नो, प्रथमाविभक्ति एकवचनं त्वम् इति प्रथमाविभक्ति एकवचनं मम किं रूपं मम षष्टिविभक्ति अस्ति अस्मद् शब्दस्य षष्टि मम उपदेशम् इत्यत्र प्रथमारूपं किम् अस्ति प्रथमाविभक्तिरूपम् उपदेशः उपदेशः दिश् धातोः रूपमेव देशः उपदिशति इति रूपमस्ति लटीरूपम् उपदिशति किन्तु अत्र उपदेशः इति लिखितमस्ति किमर्थं कर्मपदमस्ति अत्र उपदेशम् न जानामि भगिनि अत्र किं वक्तव्यम् इत्युक्ते भवत्याः दूरवाण्यां ध्वनिः अस्ति अतः म्यूट् कृतवती मृष् धातुः सकर्मकधातुः अतः उपदेशं विमृश इति लिखितमस्ति मृष् धातुः तुदादिगणीयः तत्र मृशति इति रूपं भवति तुदादिगणे गुणः न भवति इत्यतः मृशति इति रूपमेव भवति किन्तु भुवादिगणे अस्ति चेत् किं भवति स्म मृष् इत्यत्र वक्तुमिच्छति वा धातुः मृष् अस्ति इत्युक्ते तालव्यशकारान्तधातुः अस्ति मृष् धातु विमर्शति इति रूपं सिद्ध्यति यदि भुवादिगणे अस्ति चेत् उत्तमं तत्र गुणकार्यं भूत्वा मर्षति इति रूपं भवति स्म किन्तु अत्र धातुः तुदादिगणे अस्ति इति कारणतः मृष् धातुः उपधायां ह्रस्वरुकारः अस्ति इति कारणतः गुणकार्यं भवति स्म किन्तु न भवति तुदादिगणे अस्ति इति कारणतः शाविकरणप्रत्ययं निमित्तीकृत्य गुणकार्यं न भवति इत्यतः विमृशति इति रूपमेव साधु विमृशति विमृशतः विमृशन्ति इति रूपाणि भवन्ति मृष् धातुः टु टच् इत्यस्मिन् अर्थे भवति विमृशति तत्र विमर्शनं परामर्शनं सम्मर्शनं इत्यादीनि पदानि सन्ति तानि कीदृशानि लुडन्तानि भवन्ति विमर्शनं इति पदं साधयितुमिच्छति वा विमर्शनं वि उपसर्ग अस्ति मृष् धातुतः लुट् प्रत्ययः अस्ति मृष् योगः लुट् प्रत्ययस्य या एव अवशिष्यते युवारणाकौशलेन मृष्यं मृष्यं भवति अत्र अत्र सुन्दरमहोदय भवान् वक्तुमिच्छति वा स्पष्टतया वक्तव्यम् आं भगिनि अत्र विमर्शनम् इति रूपं कथं सिद्ध्यति विपूर्वकमृष् धातोः ल्युडन्तप्रत्ययस्य योजनेन भवति ल्युडन्तप्रत्यये ल्युट् ल्युट् प्रत्ययस्य लकारः लोपः भवति एवं टकारः अपि लोपः भवति अना एव अवशिष्यते सः आर्द्रधातुकप्रत्ययः अवशिष्यते आर्द्रधातुकप्रत्ययः इति कारणेन मृष्धातोः गुणः भवति आर्द्रधातुकप्रत्ययः इति कारणेन तस्य गुणः भवति धातोः गुणः भवति मृष् धातोः गुणः भवति तत्र मृष् इति लघुपदधातुः लघुपदधातुः इति कारणेन उपधायां स्थितस्य ऋकारस्य गुणः भवति कुबन्तलघुपदस्य च इति सूत्रेण एवं मृष् मर्ष् भवति गुणः भूत्वा एवं उरण्परः इति सूत्रेणापि मृष् मर्ष् भवति विपूर्वक मर्ष् योगे अन भवति सोरि यु भवति युवरुणाकौ इति सूत्रेण यु अन इति आदेशः भवति सो विमर्श योगे अन विमर्शनम् इति अन्तिमं रूपं सिद्ध्यति. अत्र महोदयेन उक्तमेव ल्युट् प्रत्ययः आर्धधातुकप्रत्ययः, किन्तु ल्युट् प्रत्ययः इतोपि कीदृशः इति प्रश्ने सति कित् नित् नास्ति. कित् नित् अस्ति चेत् गुणनिषेधः भवति स्म. अपि च इणित् णित् नास्ति. इणित् प्रत्ययः णित् प्रत्ययः अस्ति चेत् तत्र भिन्नकार्यं भवति. किन्तु अयं प्रत्ययः कित् नित् इणित् णित् भिन्नः, अतः गुणकार्यं भवति. मृषुधातुः लघु इगुपदधातुः इत्यतः ल्युट् इति आर्धधातुकप्रत्ययं निमित्तीकृत्य मृष् इति लघु इगुपदधातौ धातुरूपे अङ्गे गुणकार्यं पुगन्तलघुपदस्य च सूत्रेण गुणः भूत्वा विमर्श इति रूपं सिद्ध्यति. तत्र रेपः निमित्तमस्ति, किन्तु तालव्यशकारः बाधकवर्णः, अतः अणत्वं न भवति. अतः विमर्शनम् इति परामर्शनं सम्मर्शनम् एवं रूपाणि एव भवन्ति. तत्र णत्वं निषिध्यते, तालव्यशकारः बाधकवर्णः इत्यतः. विमृशति, परामृशति इत्यादीनि रूपाणि वयं जानीमः, किन्तु तत्र विमृश इति रूपं दत्तमस्ति. नवरूपाणि एकवारं शृणुमः. वर्षा भगिनी वदतु, अत्र विमृश इत्यत्र नवरूपाणि कानि? विमर्शति, विमर्शतः, सुधादिगणे, अत्र वाक्यं पश्यतु, त्वं विमृश, लघुवाक्यमस्ति, त्वं विमृश इत्यत्र लोट्लकाररूपाणि वक्तव्यानि. विमृश इति लोट्लकारे मध्यमपुरुष एकवचनरूपमस्ति. नवरूपाणि वक्तव्यानि. विमृशतु, विमृशता, विमृशतां, विमृशन्तु, विमृश, विमृशता, विमृशतं, विमृशत, विमृश, विमृशानि, विमृशाव, विमृशाम. उत्तमं. विमृशानि इत्यत्रापि मृ इत्यत्र ऋकारः अस्ति. ऋवर्णात् नश्य नत्वं वाच्यम् इति सूत्रेण इति वार्तिकेन नत्वं न भवति. मृ इत्यत्र ऋकारः अस्ति, तथापि तत्र तालव्यशकारः बाधकवर्णः अस्ति इत्यतः दन्त्यनकारः एव तिष्ठति. विमृशानि इति रूपमेव वक्तव्यं भवति. यथेच्छम् इत्यत्रापि अव्ययीभावसमासः अस्ति. इच्छाम् अनतिक्रम्य इति विग्रहवाक्यं वक्तव्यं भवति. एतादृशानि पदानि अन्यानि वयं जानीमः. यथोचितं, यथाशक्ति, यथोदितं, यथा योग्यं, यथेष्ठं, यथेच्छं भिन्नं, यथेष्ठं, यथाभागं, यथेप्सितम् इत्यादीनि पदानि वयं जानीमः. तत्र इच्छाम् अनतिक्रम्य इति विग्रहवाक्यं भवति. यथेच्छम् इत्यस्मिन् अव्ययीभावसमासः अस्ति. अव्ययीभावसमासयुक्तानि पदानि अव्ययानि भवन्ति. यथेच्छं कुरु इत्यत्र क्रियाविशेषणं भवति. कार्यं यथेच्छं कुरु. मम उपदेशं विमृश, यथेच्छं कार्यं कुरु इति परमात्मा उक्तवान्. अत्र यथेच्छं फलानि खादतु. कुरु इति अपि लोट् रूपमेव इति. अग्रिमं वाक्यम् एकवारं पश्यामः. शुभदा भगिनी, अग्रे किम् अस्ति? योगी निश्चलम् उपविशति, योगम् आचरति. योगी इति योगिन् इति नकारान्तपुल्लिङ्गपदं, तस्य प्रथम प्रथमाविभक्ति एकवचनं योगी इति भवति. कर्तृपदं निश्चलं, निः चलं, तत्र श्चुत्वं भूत्वा विसर्गसन्धिः, श्चुत्वं भूत्वा निश्चलम् इति भवति. अत्र अत्र निर् इति उपसर्गः अस्ति वा? निर् इति उपसर्गः अस्ति. रेफस्य स्थाने तत्र आदौ सकारः आयति, पश्चात् श्चुत्वं भूत्वा तालवीशकारः. वदतु. अस्तु, तर्हि उपविशति उपसर्गः विष धातोः एकः सन्देहः निर् इति उपसर्ग आगच्छति वा अथवा निस् इति उपसर्ग आगच्छति वा निस् इति उपसर्ग अस्ति किल निस् वा निः वा विसर्गयुक्तम् निर् नास्ति इति मन्ये अत्र उपसर्गः तदेव मम सन्देहः तत्र विग्रहवाक्यं निर्गतं चलम् अस्मात् इति भवति वा इति भवति चेत् निर्भवितुम् अर्हति कोऽपि वदतु अत्र ममापि भ्रमः अस्ति महोदय मया वाचस्पत्ये दृष्टं निर्योगः चल इति अस्ति निः निः इति उपसर्ग अस्ति किल निः महोदय निः नास्ति निः नास्ति एव तत्र तत्र त्रयः उपसर्गाः सन्ति नि अस्ति निस् अस्ति निर् अस्ति निः नास्ति निः नास्ति वा ओके तो निस् निस् एव अत्र आगच्छति निस् निस् अपि भवेत् निर् अपि भवेत् निर् इति इतोपि अधिकं संयुक्तं निर्गच्छति इति भवति तत्र निर् निश्चलं चलनं नास्ति किम् उक्तवती भगिनि अत्र इत्युक्ते महोदयः किं वदति इत्युक्ते अत्र उपसर्गः कः इति प्रश्नः निर् भवति वा निस् भवति वा भवती किं चिन्तयति निर् भवेत् किमर्थं चेत् निर् इत्यस्य निर्गच्छति इति एकम् उदाहरणमस्ति तत्र तदेव अत्र चिन्तनं भवेत् चेत् निश्चलम् इति तत्र निर् इति भवेत् इति मम चिन्तनम् अत्र प्रादिसमासः नाम्ना एकः समासः अस्ति प्रादिसमासप्रसङ्गे प्रादिषु अन्यतमः शब्दः पूर्वपदं स्यात् इत्युक्ते उपसर्गः अपि पदमेव अपि च प्रादिषु अन्यतमं पदं पूर्वम् अस्ति चेत् तत्र प्रादिसमासः भवितुमर्हति अस्मिन् पदे प्रादिसमासः अस्ति चेत् तत्र निर्गतं चलम् इति वदामश्चेत् तत्र निर्भवति निर् इति उपसर्गः भवति इति मम चिन्तनं आगच्छति किल चलनं वा चलं वा चलमेव चलमेव वा तत्र चलनं इत्यत्र भिन्नप्रत्ययः ल्युट् प्रत्ययः चल् धातुतः ल्युट् प्रत्ययस्य योजनेन चलनं किन्तु अत्र ल्युट् प्रत्ययः नास्ति निश्चल इति प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति खलु निश्चलः निश्चला निश्चलम् इति त्रीणि रूपाणि सन्ति निश्चला इत्युक्ते भूमिः अत्र निश्चलम् इत्युक्ते स्थिरम् अचलम् इति अर्थः अस्ति निश्चलम् इत्युक्ते स्थिरम् अचलम् अचलम् इत्यत्र नैसमासः भगिनी वदतु अचलः इति पर्वतः पर्वतः अगः इत्युक्ते अतः अगः अधः इत्युक्ते पर्वतमेव पर्वतः एव अधः इति ओके तदपि पुनः वदामि अगः अधः ओके तत्र गकारः महोदय दकारः नास्ति अगः न गच्छति ओके ओके गः ओके ओके न गच्छति इति अगः खगः इव के गच्छति अगः इति अस्ति किल तादृशं तादृशम् अगः इत्युक्ते न गच्छति इति अगः पर्वतः इति अर्थः अपि अस्ति शुभदा भगिनी भवती वदतु योगी निश्चलम् उपविशति भवति निश्चलम् इति यदा वयं दृष्टवन्तः निर् इति उपसर्गः भवेत् निर् इति स्वीकुर्मः चेत् रेफस्य ऋत्वविसर्गौ नाम रेफस्य ससजुषुरुः अत्र न आगच्छति, किमर्थं चेत् रेफ तत्र अस्ति, अतः खरवसानयोर्विसर्जनीयः इत्यनेन रेफस्य स्थाने विसर्गः भवेत्। तदनन्तरं निः चल अत्र विसर्जनीयस्य सह इत्यनेन निस् चलम् इति भवेत्। तदनन्तरं श्चुत्वं भूत्वा च इत्यस्य योगे सकारस्य तालव्यशकारः भवति, अतः निश्चलम् इति भवति। अतः योगी निश्चलम् उपविशति, उप इति उपसर्गः, उपसर्गपूर्वकः विश् धातुः, तस्य लटि उपविशति इति रूपम्। योगम् इति युज् धातोः घञन्तरूपम् इति चिन्तयामि, योगः इति भवेत्। योगम् अत्र कर्मपदमस्ति, क्षम्यतां वदतु वदतु। योगम् इति योगः इति युज् धातोः निर्मितं नामपदं, घयन्तरूपम् अस्ति इति मम चिन्तनं, न जानामि सम्यक् रीत्या। तस्य द्वितीया विभक्ति एकवचनं कर्मपदमस्ति इति इत्यतः योगम् आचरति। कः आचरति? योगी आचरति, अतः योगी किम् आचरति? योगम् आचरति, अतः योगम् कर्मपदं भवति। आचरति अत्र तु आ उपसर्गपूर्वकः चरधातुः, तस्य लटिरूपम् आचरति इति भवति। अत्र ल्यबन्त प्रयोक्तव्यं चेत् योगी निश्चलम् उपविश्य योगम् आचरति इति भवेत्। उप उपसर्गपूर्वक विश् धातुतः उपविश्य इति रूपं, प्र अस्ति चेत् प्रविश्य, अभि अभियोगः नियोगः विश् धातुः, अभि अभिनिविश्य, निर् अस्ति चेत् निर्योगः विश् योगः ल्यप् निर्विश्य, परियोगः विश् योगः ल्यप् परिविश्य, परिवेश्य इत्यत्र किमस्ति? तत्र विश् इत्यस्य गुणः दृश्यते। किमर्थं? किमर्थं चेत् तत्र ल्यप् इति णिच् अस्ति। हा हा हा, अस्तु अस्तु, णिच्, हा क्षम्यताम्, हा परियोगः विश् योगः णिच् योगः ल्यप् इति अस्ति, णिच् अस्ति इति कृत्वा विश् इत्यस्य तत्र परिवेशयति, अन्नं परिवेशयतु इति वाक्यमस्ति तत्र, परिवेशयति इत्यत्र णिच्यपि अस्ति, परिवेश्य भिन्नं, परिविश्य इति भिन्नं, समाविश्य इति वदामि, समाविश्य इत्यत्र उपसर्ग द्वयमस्ति, वदतु। समाविश्य अत्र सम एकः उपसर्गः, आ इति अन्यः उपसर्गः, सम योगः आ योगः विश् धातु, विश् धातुः ल्यप् समाविश्य इति भवति। सन्निविश्य तत्र, सन्निविश्य तत्र सम पुनः सम योगः नियोगः विश्य, विश् धातुः ल्यप्। उत्तमम्। अत्र सम् इत्यत्र मकारस्य स्थाने नकारः कथम् आयाति? सन्धिकार्यमस्ति खलु? अनुनासिकसन्धिः, वदतु महोदय, वदतु। अनुनासिकसन्धिः तत्र नकार मकारस्य स्थाने नकारस्य नि अस्ति चेत् नि पदमस्ति, अनुस्वारस् प्रथमं तु मोनुस्वारः, तदनन्तरं वापदान्तस्य इत्यनेन परसवर्णः। भगिनी अत्र भगिनी संयोगः नि इति स्थितिः अस्ति, संयोगः नियोगः विश् इति स्थितिः अस्ति। तत्र सम् इत्यत्र मकारः अस्ति, मकारोत्तरवर्ति उत्तरपदस्य आदिमवर्णः दन्त्यनकारः अस्ति, तत्थ दधन इति तवर्गीयव्यञ्जनम् अन्तिम अनुनासिकव्यञ्जनम् अस्ति इति कारणतः मम चिन्तनमस्ति यरोऽनुनासिकेऽनुनासिको वा इति सूत्रेण अनुनासिकसन्धिकार्यं भूत्वा नकारस्य प्रभावेण तत्र मकारस्य स्थाने पुनः दत्यनकारः आयाति इति मम चिन्तनं तदर्थमेव सन्निविश्य इति रूपं भवति सन्निविश्य इत्यत्र संयोगः नियोगः विश्योगः ल्यप् इति अस्ति उत्तमं भवती किं चिन्तयति आं भगिनि तदेव अहं विस्मृतवती साधु तत्र विशति इति पदस्य प्रसङ्गे बहु उत्तमः श्लोकः अस्ति भवन्तः सर्वे पश्यन्तु शिवानन्दलहर्यां सः श्लोकः अस्ति गभीरे कासारे विशति विजने इति एवम् आरभ्य श्लोकः पूर्णतया पठन्तु गभीरे कासारे विशति विजने इति लिखितमस्ति बहु उत्तमः श्लोकः सर्वदा स्मर्तव्यम् इति विषयः अग्रिमं वाक्यं शुभदा भगिनी भवती एव करोतु आं भगिनि भवती एत इदम् अयं श्लोकः श्लोकं प्रेषितवती जुलै मासे गतवर्षे क्षम्यतां गतवर्षे बहु उत्तमः श्लोकः मह्यं रोचते भवती प्रेषितवती अस्तु स्वकर्माणि मनसा सन्न्यस्यस्तु सन्न्यस्यस्तु सुखं जीवन्तु स्वकर्माणि मनसा सन्न्यस्यस्तु सुखं जीवन्तु अत्र जीवन्तु सन्न्यस्यन्तु सन्न्यस्यन्तु क्षम्यतां सन्न्यस्यन्तु सुखं जीवन्तु इति स्वकर्माणि कर्मकर्मणि कर्माणि तत्र मनसा करणमस्ति कर्तृकर्मणो तत्र किं वदामः कर्तृकरणयोः तृतीया इति सूत्रेण अत्र करणमस्ति मनसा संन्यस्यन्तु इति लिखितमस्ति स्वकर्माणि संन्यस्यन्तु कथं मनसा इति खलु सुखं जीवन्तु परन्तु संन्यस्यन्तु अत्र न न अवगतं धातुः कः अत्र सम् उपसर्गपूर्वक नि उपसर्गपूर्वक अस् धातुः अस्ति अस् क्षेपणे इत्यस्मिन् अर्थे एकः धातुः अस्ति संन्यासः इति अस् धातोः रूपमेव आसः किन्तु अत्र उपसर्गद्वयम् अस्ति इति कारणतः संयोगः नियोगः अस् योगः ल्यप् ल्यप् योजनेन संन्यस्य इति रूपं वक्तव्यम् अत्र खलु संन्यस्य परन्तु अत्र तु लोट् लोट् बहुवचने अस्ति खलु प्रथमपुरुषः इत्युक्ते वाक्यं परिवर्त्य वाक्यं परिवर्त्य कथं वक्तव्यम् अस्माकम् अभ्यासः द्वयोः वाक्ययोः मेलनं कृत्वा इत्युक्ते वाक्यद्वयं मिलित्वा लेखनीयं खलु भवत्याः चिन्तनं किं तत्तु अवगतं परन्तु पूर्वं वाक्ये उपविशति इति आसीत् उपविशति इति लटि परन्तु लोटि उपविशतु इति भवेत् अधुना उपविशतु इति अस्ति चेत् तत्र उपविश्य इति भवति तु इति वयं त्यजामः उपविश तत्र ल्यप् उपविश्य तथैव अत्र संन्यस्यन्तु संन्यस्य इति धातुः वा इति अहं चिन्तयामि संन्यस्य तदनन्तरं ल्यप् आयाति वा इति मम चिन्तनं न अवगतम् इत्युक्ते भवती किम् उक्तवती पूर्वस्मिन् वाक्ये लटीरूपं दत्तमस्ति उपविशति किन्तु अत्र लोटीरूपं संन्यस्यन्तु इति लोटि बहुवचनरूपं प्रथमपुरुषबहुवचनरूपं दत्तमस्ति अत्रापि ल्यबन्तरूपं सम्भवति वा इति प्रश्नः. किन्तु अस्माकं कार्यं तु अत्र द्वयोः वाक्ययोः मेलनम्, अतः ल्यबन्तरूपम् उपयुज्य वाक्यं रचयामः. एकमेव वाक्यं कृत्वा लिखामः. किन्तु अत्र उपसर्गद्वयमस्ति, सम् अस्ति, नी उपसर्गः अस्ति, संयोगः नी योगः अस् योगः ल्यप् अस्ति, नियोगः अस् इत्यत्र यण्सन्धिकार्यं भूत्वा इकारस्य स्थाने यकारः आगतः. अत्र द्वयोः वाक्ययोः मेलनं कर्तुमिच्छामश्चेत् संज्ञस्य इति एव वक्तव्यं भवति. लोट्रूपम् अस्ति चेदपि एवं वक्तुं शक्यते इति मम चिन्तनम्. अत्र संज्ञस्य इति द्विवारम् आगच्छति किल, संज्ञस्य इति. हा, तत्र दिवादिगणीयधातुः अस्ति. हा, तदेव दिवादिगणीयधातुः अस्ति, अतः संज्ञस्य इति अङ्गं भवति. संज्ञस्य इति अङ्गं, तदनन्तरं ल्यप् इति आयाति. भगिनी अत्र पश्यतु, संज्ञस्यन्तु इति अत्र संज्ञस्य इति रूपम् आगच्छति, ल्यबन्तरूपम्. ल्यबन्ते पुनः स कथम् आयाति? संज्ञस्य इति अङ्गं, तदनन्तरं ल्यप्, ल्यप् इत्यस्मात् य एव अवशिष्यते. सो संज्ञस्य योगः य, संज्ञस्य न जानामि. संज्ञस्यन्तु एकवचनम् अस्यतु भवतु भगिनि. अस्यतु, अस्यताम्, अस्यन्तु एवं रूपाणि भवन्ति. अस्य धातु अस्ति वा? अस् धातु पश्यामि. संन्यस्य एव भगिनि, पुस्तके एव लिखिता. भवान् वदतु अत्र अत्र किं चिन्तनं भवेत् वदतु. संन्यस्य एव, संन्यस्य स्वकर्माणि. एकवारं वक्तुमिच्छामि, अत्र अस् धातुः, एकवारं पश्यन्तु, अस् धातुः दिवादिगणे अस्ति. दिवादिगणे अस् धातुः क्षेपणे इत्यस्मिन् अर्थे अस्ति. तत्र दिवादिगणे अस्ति इति कारणतः ष्यन् विकरणप्रत्ययः आयाति इति कृत्वा अस्यतु, अस्यताम्, अस्यन्तु एवं रूपाणि भवन्ति. अयं धातुः दिवादिगणीयः, क्षेपणे इत्यस्मिन् अर्थे अस्ति. लोट् रूपं दत्तमस्ति, प्रथमपुरुषबहुवचनलोट् रूपं दत्तमस्ति. अस्यन्तु इति धातोः लोटीरूपं, किन्तु तस्मात् पूर्वम् उपसर्गद्वयं योजनीयम्. संयोगः नियोगः अस्यन्तु, संन्यस्यन्तु इति रूपं भवति. शुभदा भगिनी, भवत्याः चिन्तनं किम्? तत्र अस्य संन्यस्य इति अङ्गं भवति, तदनन्तरं ल्यप् इति प्रत्ययस्य य आयाति. एकस्य यकारस्य लोपः भवति वा इति किमपि सूत्रमस्ति वा इति मम चिन्तनं. निलेश् महोदयेन किमपि पठितमासीत्, पाठितमासीत् गणय्य विकर समथिङ्ग् लैक् देट्. अत्र एकवारं पुनः चिन्तयतु, धातुः तु अस् अस्ति. अत्र संयोगः नियोगः अस् योगः ल्यप्, तत्र रूपं साधयतु इदानीं. संयोगः नियोगः अस् योगः ल्यप् सर्वे लिखन्यस्य, तत्र संन्यस्य एव भवति. इत्युक्ते तत्र अस्य इति अङ्गं नास्ति, अस् एव अङ्गम्. ल्यप्रत्ययं निमित्तीकृत्य अङ्गं किम्? आमां, क्षम्यतां, क्षम्यतां, तत्र दिवादिगणीयविकरणस्य तत्र प्रसङ्गः एव नास्ति. उत्तमम्, उत्तमम्. इत्युक्ते ल्यबन्तप्रक्रिया, ल्यबन्तरूपसिद्धिः आर्धधातुकप्रक्रियायाम् आयाति. किन्तु लटीरूपं, लोटीरूपं, ते लकाराः सार्वधातुकाः, तत्र विकरणप्रत्ययस्य चिन्तनम् अस्ति. सार्वधातुकलकारेषु धातुः कस्मिन् गणे अस्ति, विकरणप्रत्ययः कः इति चिन्तनीयम्. किन्तु ल्यबन्तरूपसिद्धिः आर्धधातुकप्रक्रिया, तत्र केवलम् इडागमविचारः एव भवति. अत्र अस् एव अङ्गमस्ति. संयोगः, नियोगः, अस् धातुः योगः, ल्यप् प्रत्ययः, तत्र केवलं वर्णमेलनमेव अस्ति. वदतु, सन्धिकार्यम् अपि अस्ति. वदतु. तत्र संयोगः, नियोगः, अस् धातुः य ल्यप् इत्यस्मात् य, अतः सन्नि इति भवति प्रथमं तु, यरोनुनासिकेनुनासिको वा इत्यनेन. तदनन्तरं सन्नि योगः अस् धातुः, तदनन्तरं ल्यप् अस्य इति भवति. सन्नि अस्य, तत्र यणसन्धि भूत्वा इको यणसि इत्यनेन सन्न्यस्य इति भवति, तदेव ल्यपि रूपम्. हा, अत्र केवलं सम्यस्य इति रूपमेव अस्ति. इत्युक्ते तत्र यथा भवत्या उक्तम्, अनुनासिकसन्धिकार्यं नास्ति. किमर्थं? सम्यस्य इति रूपमेव अस्ति. सम्यस्य चिन्तनीयम्. अस्तु, यण्सन्धिकार्यं तु अस्ति एव. अस्तु, इतोपि अत्र किमस्ति, सुखं जीवन्तु इति लिखितमस्ति. जीवधातुतः लोट् रूपमस्ति. जीवधातोः लोट् रूपमेव जीवतु इति रूपमस्ति. सुखस्य भावः वदतु. सौख्यं. उत्तमं. सुकरस्य भावः सौकर्यम्. सौकर्यम्, उत्तमम्. सुखदः, सुखदः इत्युक्ते सुखं ददाति इति सुखदः. उत्तमम्. सुखं ददाति इत्यत्र उपपदसमासः अस्ति. सुखगः इति कथनेन सुखगः वा? सुखं गच्छति इति सुखगः. सुखेन गच्छति. सुखेन गच्छति, तदेव. इत्युक्ते सुखगः, सुखदः इत्यादिषु उपपदसमासः अस्ति. एवमेव शुभदा वदतु. शुभं ददाति. शुभं ददाति. अत्र स्त्रीलिङ्गरूपम् अस्ति. इत्युक्ते टा प्रत्ययः इति भाति. तत्र स्त्रीप्रत्ययः अस्ति. स्वकर्माणि इत्युक्ते स्वस्य कर्माणि. यः स्वकर्म करोति सः स्वकर्मकृत् इति वदामः. स्वकर्मकृत् इति कथनेन तत्र किमस्ति? स्वकर्मकृत्, यः स्वकर्म करोति. यः स्वकर्म करोति सः स्वकर्मकृत्. कर्मकृत् इति कथनेन तत्र कृप् इति एकः प्रत्ययः अस्ति. कर्मकृत्, शास्त्रकृत्, भाष्यकृत् इत्यादिषु पदेषु कृप् इति प्रत्ययः अस्ति. तत्र कर्मकारः, कर्मकृत् एतेषां पदानाम् अर्थः तु समानः. यः स्वकर्म करोति सः स्वकर्मकृत्. स्वकर्मजं फलम् इति वदामि चेत् स्वकर्मजम् इत्यत्र किमस्ति? स्वकर्मेण जायते तत् फलम्. उत्तमं. स्वकर्मणः जायते अथवा स्वकर्मणः जातम्. स्वकर्मजं फलं, यथा पङ्कजं. पङ्कजम् इति कथनेन तत्र पङ्के जायते इति विग्रहवाक्यं तत्र भवति. किन्तु अत्र कर्मणः जातं कर्मजं. स्वकर्मणः जातं स्वकर्मजम्. एवं रूपाणि भवन्ति. मनसा इति तृतीयविभक्त्यन्तं पदमस्ति. सुन्दरमहोदय, अग्रे किमस्ति वदतु पुस्तके. ज्ञानं ज्ञानम् उपाश्रयति ईश्वरस्य साधर्म्यं प्राप्नोति. ज्ञानं ज्ञादातोः ल्युडन्तपदं ज्ञानम् उपाश्रयति. उप इति उपसर्गपूर्वक, आङ्ग् इति उपसर्गपूर्वक, श्रै धातोः अत्र धातुः अस्ति श्री, श्री वा इति धातोः लटिरूपम्. ईश्वरस्य ईश्वरः ईश्वरस्य षष्टिविभक्तिरूपम्, ईश्वरस्य षष्टि एकवचनं रूपं. साधर्म्यं साधर्म्यम् इति धर्मणा सह वर्तते इति सधर्मः. धर्मणा न धर्मणि धर्माणि वा धर्म पश्यतु महोदय, धर्मः इति पुंलिङ्गपदमस्ति. पुल्लिङ्गपदं धर्मः. ओके, धर्मः धर्मेण धर्मः धर्मेण इति किल धर्मेण सह वर्तते इति साधर्मः. अत्र सधर्म सधर्म इति प्रातिपदिकं स्वीकृत्य तद्धितप्रत्ययस्य योजनेन शञ् इति तद्धितप्रत्ययस्य योजनेन साधर्म्यम् इति रूपं सिद्ध्यति. तत्र प्रातिपदिकमस्ति सधर्म इति इति वक्तव्यमस्ति. यथा महोदय भवान् वदतु सदृशस्य भावः सादृश्यं, सधर्मस्य भावः साधर्म्यम्. उत्तमम्. एवं तद्धितपदानि सन्ति. साधर्म्यम् इत्युक्ते किम्? साधर्म्यम् इत्युक्ते यः धर्मेण सह वर्तते इति सः साधर्म्यम् इति. अत्र काण्टेक्स्ट्युवल् अर्थः कः? काण्टेक्स्ट्युवल् अर्थः यः धर्मम् आचरति सः सधर्म्यव्यक्तिः सादृश्यत्वं मेबि सादृश्यत्वं होमोजीनियस्नेस् इति वदामः. इत्युक्ते सेम्नेस् ईक्वालिटि आफ् प्रापर्टीस् इति अर्थः. यः ज्ञानम् उपाश्रयति सः ईश्वरस्य साधर्म्यं प्राप्नोति खलु. अद्वैतम् इति उच्यते मेबि. भगिनी वदतु वदतु भगिनी. अद्वैत इति वयं एका सङ्कल्पना अस्ति. ईश्वरस्य ईश्वरेण सह अद्वैतं प्राप्नुयात् इति एका सङ्कल्पना अस्ति. तदेव अत्र साधर्म्यम् इत्यनेन सूचितमस्ति इति मम चिन्तनम्. उत्तमम्. यः ज्ञानम् उपाश्रयति सः ईश्वरस्य साधर्म्यं प्राप्नोति. अत्र उपाश्रयति इति पदं दत्तमस्ति. उप उपसर्गपूर्वक, आङ् उपसर्गपूर्वक, श्रीधातुतः लट्टिरूपं दत्तमस्ति. श्रीधातुः भवादिगणे अस्ति इति कारणतः श्रीधातुः ईगन्तधातुः. अतः गुणः वदतु. अतः श्रीधातु ईगन्तधातुः अस्ति इति कारणतः गुणः भूत्वा श्रै भवति, श्रेय भवति, श्रेय भवति. तदनन्तरं सन्धिसूत्रेण श्रै भवति. श्रै उपाश्रयति, अ योगेति उपाश्रयति इति अन्तिमं रूपं सिद्ध्यति. उत्तमं. श्रीधातुतः श्रयति इत्यत्र अङ्गकार्यमस्ति, सन्धिकार्यमपि अस्ति. अङ्गकार्यं सार्वधातुकार्धधातुकयोः सूत्रेण भवति. यचोयवायावः सन्धिसूत्रेण अयादेशः भवति इत्यतः श्रयति इति रूपं भवति. आ उपसर्गपूर्वकः श्रीधातुतः आश्रित्य, उपाश्रित्य इति रूपमपि अस्ति. उपाश्रित्य व्यपाश्रित्य इत्यत्र किमस्ति? व्यपाश्रित्य वि योगे विशिष्ट विशेषेण उपाश्रित्य इति किल तत्र पदविच्छेदं करोतु व्यपाश्रित्य वि उपसर्गपूर्वक आङ्ग् उपसर्गपूर्वक श्रीधातोः लेबन्तमव्यये लिखतु लिखतु व्यपाश्रित्य वि उपसर्ग तदनन्तरं वि उपसर्गपूर्वक तदनन्तरम् आङ्ग् इति उपसर्गपूर्वक अप ओके ओके वि उपसर्गपूर्वक अप इति उपसर्गपूर्वक उप ओके अप इति उपसर्ग तदनन्तरम् आङ्ग् इति उपसर्गमपि अस्ति आङ्ग् इति उपसर्गपूर्वक श्रीधातोः तदनन्तरं लबन्तं पदम् उत्तमं व्यपाश्रित्य इति रूपम् अस्ति उपाश्रित्य इति रूपमपि अस्ति व्यपाश्रित्य इत्यत्र यण्सन्धिकार्यमस्ति सवर्णदीर्घसन्धिकार्यमपि अस्ति एतत् पदद्वयं परिचितमेव व्यपाश्रित्य इति अपि अस्ति अग्रे वर्षा भगिनी भवती करोतु अग्रे किम् अस्ति क्षेत्रज्ञानं विजानाति ईश्वरभावम् आप्नोति ओके क्षेत्रं क्षेत्रज्ञानं विज्ञाय ईश्वरभावम् आप्नोति इति उत्तरं भवेत् अत्र क्षेत्रज्ञानं समस्तपदम् अत्र क्षेत्र इति तस्य लिङ्गं किं नपुंसकलिङ्गं क्षेत्रं क्षेत्राणि खलु तत्र क्षेत्राणि इत्यत्र णत्वस्य कृते निमित्तं किम् अत्र रेफः अस्ति इति कृत्वा अत्र णत्वं भवति पूर्वे क्षेत्राणि रेफः अस्ति रेफः अस्ति यद्यपि तस्मिन् पदे षकारः अस्ति तथापि रेफः एव निमित्तं भवितुमर्हति क्षेत्रज्ञः तत्र विग्रहवाक्यं कथं भवति क्षेत्रं जानाति इति क्षेत्रज्ञः उपपदसमासः क्षेत्रम् इत्युक्ते शरीरम् अथवा देहः यः क्षेत्रं जानाति सः क्षेत्रज्ञः शरीरं जानाति इति शरीरज्ञः शास्त्रं जानाति इति शास्त्रज्ञः उत्तमं विजानाति इति लटिरूपमस्ति तत्र ल्यबन्तं किं वक्तव्यम् विज्ञाय विज्ञाय विजानाति इत्यत्र कीदृशं कार्यं भवति इत्युक्ते धातुः ज्ञा अस्ति ज्ञा इत्यस्य जा इति आदेशः भवति ज्ञास्थाने ज्ञाजनोर्जा उत्तमं ज्ञाजनोर्जा तत् कार्यं किमर्थं विज्ञाय इत्यत्र नास्ति क्षितिपरे भवति उत्तमं क्षितिपरे एव तत् कार्यं भवति ज्ञाजनोर्जा इति सूत्रेण ज्ञाधातुः क्रियादिगणे अस्ति नवमे गणे अस्ति तत्र ज्ञाजनोर्जा इति सूत्रेण ज्ञाधातोः प्रसङ्गे जनिधातोः प्रसङ्गे जा आदेशः भवति इत्यतः विजानाति जानाति इति रूपमस्ति किन्तु धातुः उभयपदी इत्यतः जानीते इति रूपमपि अस्ति अत्र क्षेत्रम् इत्यत्र स्ट्रन् इति प्रत्ययः अस्ति इति मया पठितं शस्त्रं पत्रं शास्त्रम् इत्यादिषु स्ट्रन् इति प्रत्ययः अस्ति एवमेव क्षीधातुतः स्ट्रन् प्रत्ययस्य योजनेन क्षेत्रम् इति आयाति क्षेत्रज्ञः इति लिखितमस्ति किन्तु क्षेत्रजः इति अस्ति चेत् क्षेत्रेण जायते क्षेत्रात् जायते इति क्षेत्रजः भवति क्षेत्रे जायते अथवा क्षेत्रात् जायते तत्र जनेर्डः इति सूत्रमस्ति तेन सूत्रेण ड प्रत्ययः आयाति. शास्त्रं जानाति, सर्वं जानाति, अल्पं जानाति, उत्तमं. क्षेत्रं पाति इति वदामि. पाति इत्युक्ते पाधातुः रक्षणार्थे अपि अस्ति, पानार्थे अपि पाधातुः अस्ति, रक्षणार्थे अपि पाधातुः अस्ति. क्षेत्रं पाति विग्रहवाक्यं वदामि. तत्र समस्तपदं किं भवति? क्षेत्रपाः. क्षेत्रपः, क्षेत्रपः, क्षेत्रपः इत्युक्ते क्षेत्रपा इति भवति वा भगिनि? विश्वपा इति भवति. आन् द सेम् लैन्स् क्षेत्रपः अपि भवति भगिनि, भवति. क्षेत्रं ददाति, क्षेत्रतः, क्षेत्रतः. अत्र भवती श्रुतवती खलु, इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते. क्षेत्रक्षेत्रज्ञविभागयोगः नाम्ना एकः अध्यायः अस्ति. क्षेत्रक्षेत्रज्ञ वदतु श्लोकं. भवती जानाति चेत् वदतु. इदं शरीरं कौन्तेय क्षेत्रम् इति अभिधीयते, एतत् यो वेति तं प्राहुः क्षेत्रज्ञ इति तद्विधः. क्षेत्रज्ञं चापि कां विद्धि सर्वक्षेत्रेषु भारत क्षेत्रक्षेत्रज्ञो ज्ञानम् एतत् ज्ञानं मतो मम. बहु सम्यक्. प्रथमः श्लोकः तस्मिन् अध्याये, इदं शरीरं कौन्तेय क्षेत्रमिति अभिधीयते. इदं शरीरं क्षेत्रं खलु. अत्र क्षेत्रमित्युक्ते शरीरं, देहः. शरीरमेव क्षेत्रं. यः क्षेत्रं जानाति सः क्षेत्रज्ञः इति. आप्नोति, आप् धातुः स्वादिगणे अस्ति इत्यतः श्नुविकरणप्रत्ययः आयाति. आप्नोति इति रूपं सिद्ध्यति. रमेश महोदय, अग्रिमं वाक्यं भवान् पठतु. पार्थः कृष्णं शिरसा प्रणमति, कृताञ्जलिः वदति. उत्तरं भवति, पार्थः कृष्णं शिरसा प्रणम्य कृताञ्जलिः वदति. तत्र पार्थः इति प्रथमा विभक्ति, कृष्णम् इति द्वितीया विभक्ति, शिरसा इति तृतीया विभक्त्यामस्ति. प्रणमति, तत्र णकारः प्र इति उपसर्गः अस्ति, परन्तु णम् इति धातुः णम् एव तस्य धातुपाठे रूपमस्ति, तर्हि तत् पुनर्णम् इति भवति. उपसर्गात् उपसर्गात् धृतिधातोः न सूत्रं विस्मरामि. उपसर्गात् इत्युक्ते णोपदेशधातुः, णोपदेशधातुः उपसर्गाद् असमासे णोपदेशस्य, उपसर्गाद् असमासे णोपदेशस्य इति णत्वविधायकसूत्रेण णत्वम् अस्मिन् पदे भवति. वदतु. तत्पश्चात् कृताञ्जलिः समस्तपदमस्ति. कृतं कृत अञ्जलिः कीदृशसमासः अस्ति? बहुव्रीहिः, बहुव्रीहिः अस्ति. कृतम् अञ्जलिः येन येन सह एव कृतः कृतः अञ्जलिः येन सह वा कृतः अञ्जलिः येन सह. तत्र समानाधिकरणबहुव्रीहिसमासः अस्ति, अपि च तृतीयार्धबहुव्रीहिसमासः अस्ति. कृतः अञ्जलिः येन सह, येन सह इत्यत्र तृतीयाविभक्तिः अस्ति खलु, अतः तृतीयार्धबहुव्रीहिः. किन्तु समानाधिकरणबहुव्रीहिसमासः अस्ति इत्युक्ते व्यधिकरणबहुव्रीहिः नास्ति. यथा चन्द्रमौलिः, भाललोचनः, भाललोचनः, वीणापाणिः इत्यादिषु व्यधिकरणबहुव्रीहिसमासः अस्ति, किन्तु अस्मिन् पदे समानाधिकरणबहुव्रीहिसमासः अस्ति. तृतीयार्धबहुव्रीहिः इति वदामः. बद्धाञ्जलिः वदतु. बद्धः अञ्जलिः येन सह उत्तमं बद्धः अञ्जलिः येन सह अधीतव्याकरणः वदतु अधीतः व्याकरणः येन सह अधीतं व्याकरणं आम् अधीतं व्याकरणं येन सह उत्तमम् अधीतं व्याकरणं येन सह अधीतव्याकरणः पश्यन्तु व्याकरणं नपुंसकलिङ्गपदमस्ति किन्तु समस्तपदमस्ति अधीतव्याकरणः तत्र लिङ्गपरिवर्तनं दृश्यते अतः अस्मिन् पदे बहुव्रीहिसमासः अस्ति इति ऊहां कर्तुं शक्नुमः कृतभोजनः वदतु कृतं भोजनं येन सह कृतं भोजनं येन सह कृतभोजनः अस्मिन् पदे अपि बहुव्रीहिसमासः अस्ति पतञ्जलिः भवान् जानाति खलु तत्र किमस्ति पतञ्जलिः इत्यत्र तत्र बहु किमपि चिन्तनमस्ति चिन्ता मास्तु तत्र पतत् इति प्रातिपदिकं स्वीकरणीयं पतत् योगः अञ्जलिः तत्र बहूनि अन्यानि कार्याणि अपि सन्ति पतञ्जलिः इति रूपं तत्र सिध्यति वद् धातोः ल्युडन्तं किमस्ति वदनं तत्र वदनम् इत्युक्ते किम् वदनं मुखं द्वयोर्मध्ये भेदः कः फेस् इस् डिफरेण्ट् मौत् इस् डिफरेण्ट् खलु हास्यमेव वदनम् इति वक्तुं शक्यते वा हास्यमेव वदनम् मुखम् इत्युक्ते संस्कृतभाषायां मुखम् इत्युक्ते मौत् इति अस्ति वदनं भिन्नं मुखं भिन्नं वद् धातोः ल्युडन्तमेव वदनम् अत्र महोदयेन किमुक्तं प्रणम्य इति ल्यवन्तरूपम् उक्तमस्ति किन्तु मूर्धन्यणकारादिधातुः किन्तु मकारान्तधातुः अस्ति इति कारणतः वाल्यपि इति सूत्रेण प्रणत्य इति रूपमपि अस्ति विकल्पेन रूपद्वयं प्रणम्य प्रणत्य रूपद्वयमपि अत्र अस्ति शिरः इत्यत्र सकारान्तप्रातिपदिकं भवान् वदतु रूपाणि द्वितीयापर्यन्तं शिरः शिरसि शिरांसि शिरः शिरसि शिरांसि अग्रे भवानेव पठतु योगी प्राणं मूर्धनि आधत्ते इदानीम् आगच्छति योगम् आचरति योगी प्राणं मूर्धनि आधाय योगम् आचरति इति उत्तरं भवति प्राणम् अत्र योगी इति योगिन् शब्दस्य प्रथमाविभक्ति एकवचनरूपं प्राणम् इति कर्मपदमस्ति कर्तृरीतितमं कर्म मूर्धनी इति अधिकारम् अस्ति मूर्धनी अधिकरणमस्ति आधारोधिकरणं खलु इत्युक्ते सप्तमी विभक्तिः खलु अत्र प्रातिपदिकं किमस्ति मूर्धन् इति अहं चिन्तयामि तत्र रूपाणि सन्ति मूर्धा मूर्धानौ मूर्धानः मूर्धानं मूर्धानौ मूर्ध्नः एवं रूपाणि भवन्ति अत्र सप्तमीविभक्तिरूपम् अस्मिन् पुस्तके दत्तमस्ति मूर्ध्नि किन्तु तत्र एकम् अन्यद्रूपमपि मूर्धनि इति विकल्पेन रूपद्वयमस्ति इति मम चिन्तनं मूर्ध्नि मूर्धनि मूर्धा मूर्धानौ मूर्धानः मूर्धानं मूर्धानौ मूर्ध्नः एवं रूपाणि भवन्ति नकारान्तप्रातिपदिकम् अस्ति योगी प्राणं मूर्धि आधत्ते आधत्ते इत्युक्ते अत्र कः अर्थः धारयति धारणं करोति धा धातोः रूपं किं वदामः आत्मनेपदीरूपम् अस्ति खलु धा धातुः महाप्राणधकारः धारणपोषणयोः इत्यस्मिन् अर्थे डुधाव् इति धातुः अस्ति अत्र तु आत्मनेपदीरूपं दत्तमस्ति आधत्ते योगी प्राणं मूर्धि आधत्ते योगम् आचरति अत्र मूर्धन्यषकारः इति किमर्थं वदामः मूर्धन्यणकारः मूर्धन्यषकारः मूर्धन्यणकारः एवं किमर्थं वदामः स्थाननिमित्तं कृत्य तत् वदामः उत्तमं वर्णानाम् उच्चारणस्थानम् एवमस्ति मूर्धशब्दात् एव मूर्धन्यः इति रूपं सिद्ध्यति ऋटुरषाणां मूर्धा इति वदामः ऋटुरषाणां मूर्धा वर्णानाम् उच्चारणस्थानम् अवलम्ब्य वदामः मूर्धन्यषकारस्य उच्चारणस्थानं मूर्धी अस्ति इति विषयः अपि च अत्र श्लोकम् अहं दृष्टवती अतः वदन्ती अस्मि सर्वद्वाराणि संयम्य मनोहृदि निरुध्य च मूर्ध्याध्यात्मनः प्राणमास्थितः योगधारणाम् इति अत्र सर्वाणि इन्द्रियाणि निगृह्य मनः हृदि नियम्य प्राणं मूर्ध्नि आधाय अत्र आधाय इत्यस्य अर्थः स्थापयित्वा इति अर्थः अस्ति एवं कृत्वा योगी योगमाचरति इति अर्थः अत्र सन्दर्भः कः इति प्रश्ने सति योगी कथं योगमाचरति इत्युक्ते प्राणं मूर्ध्नि आधाय मूर्ध्नि स्थापयित्वा प्राणं मूर्ध्नि स्थापयित्वा योगमाचरति इति विषयः अन्तिमं वाक्यं भवानेव पठतु ज्ञानी इन्द्रियाणि संहरते मनः स्थैर्यम् आप्नोति ज्ञानी इन्द्रियाणि संहृत्य मनस्थैर्यम् आप्नोति ज्ञानी इति ज्ञानिन् इति शब्दस्य प्रथमविभक्ति एकवचनरूपम् इन्द्रियाणि कर्मपदमस्ति बहुवचनं संहृत्य हृ इति धातु सम् इति उपसर्गः हृत्य ह्रस्वः अस्ति ह्रस्वस्य पिति कृति तुक् इति सूत्रेण तकारः आगमः अस्ति हृत्य ल्यप् ल्यबन्तपद ल्यप् प्रत्ययः अस्ति अत्र ज्ञानी ज्ञानी इति पदमस्ति ज्ञानी इति कीदृशं पदम् ज्ञानिन् इति नकारान्तपुल्लिङ्गपदमस्ति उत्तमम् अत्र यस्य ज्ञानमस्ति सः ज्ञानी यस्मिन् गुणाः सन्ति सः गुणी एवमेव ज्ञानमस्ति अस्य इति सूत्रेण तत्र इनि इति एकः प्रत्ययः अस्ति ज्ञान इति प्रातिपदिकं स्वीकृत्य इनि प्रत्ययस्य योजनेन ज्ञानी इति रूपं सिद्ध्यति तत्र प्रातिपदिकमस्ति ज्ञानिन् नकारान्तप्रातिपदिकमस्ति अत इनि ठनौ इति सूत्रेण इनि प्रत्ययः विहितः भवति ज्ञानी इति प्रथमाविभक्तिरूपमस्ति प्रातिपदिकं ज्ञानिन् इति अस्ति इन्द्रियाणि इत्यत्र रेपः अस्ति इति कारणतः नकारः भवति अत्र अस्मिन् पदे बहुषु स्थलेषु इन्द्रियेण इन्द्रियाणां बहुषु स्थलेषु णत्वं भवति. अपि च महोदयेन किमुक्तं ह्रस्वस्य पिति कृति तुक् इति सूत्रेण संहृत्य इत्यत्र तुक् आगमः भवति. हरुधातुतः ल्यप् योजनवेलायां तेन सूत्रेण तुक् आगमः भवति. स्थैर्यम् इति पदमस्ति तत्र किम् अस्ति इतोपि शै प्रत्यय दृश्यते स्था इति धातोः स्थैर्यम् अत्र शै प्रत्ययः अस्ति किन्तु प्रातिपदिकं किम् स्थिरं प्रायः स्थिरम् अस्ति स्थिरं स्थैर्यं स्थिरम् इति प्रातिपदिकमस्ति. उत्तमं स्थिरस्य स्थिरस्य भावः स्थैर्यं स्थिरस्य भावः स्थैर्यं मनसः स्थैर्यं मनस्थैर्यं स्थैर्यम् इत्यस्मिन् तद्धितप्रत्ययः श्यै प्रत्ययः अस्ति किन्तु मनसः स्थैर्यम् इति वक्तुं शक्यते. तत्र मनस्थैर्यं वदतु. तत् समस्तपदमस्ति वा? मनस्थैर्यम् इति समस्तपदमस्ति. आम् मनस्थैर्यम् अपि च मनस्थैर्यम् इत्यत्र त्रीणि रूपाणि सिद्ध्यन्ति. कः वक्तुमिच्छति भवान् वदतु अत्र मनस्थैर्यम् इत्यत्र त्रीणि रूपाणि साधुरूपाणि लेखितुं शक्नुमः. मनस्थैर्यम् इति एकं रूपं भवितुम् अर्हति वा शरी स्थिरता अपि भवति वदतु. मनसः स्थिरता अपि भवति. स्थिरस्य भावः स्थिरता अपि अस्ति योजनेन स्थिर इति प्रातिपदिकं स्वीकृत्य तल् प्रत्ययस्य योजनेन स्थिरता इति साधु. किन्तु अत्र स्थैर्यम् इति शञ् प्रत्ययान्तरूपम् अस्ति. किन्तु मम प्रश्नः तु मनस्थैर्यम् इत्यत्र त्रीणि रूपाणि सम्भवन्ति इत्युक्ते विसर्गसहितं रूपम् एकं रूपम् अपि च एकसकारयुक्तं रूपम् अन्यदस्ति. सकारद्वयं लिखित्वा अन्यद् रूपं सम्भवति. त्रीणि रूपाणि अस्मिन् प्रसङ्गे इतोपि ज्ञातुं शुद्धिकौमुदी पुस्तकं पश्यन्तु. तस्मिन् पुस्तके तत्र एकेन विशिष्टवार्तिकेन वार्तिकं किम् इत्युक्ते वाशरी इति सूत्रं महोदयेन उक्तं खलु. वाशरी इति सूत्रेण अत्र शरीपरे विकल्पेन कार्यं भवति. किन्तु तस्मिन् सूत्रे एव एकम् अन्तर्गतं वार्तिकमस्ति. खर् परे शरी वा विसर्गलोपः वक्तव्यः. खर् परे शरी अत्र पश्यन्तु खर् परे शरी अस्ति वा इत्युक्ते शर् प्रत्याहारस्य वर्णः वर्णस्य अनन्तरं खर् वर्णः अस्ति. पश्यन्तु अत्र मनस्थैर्यम् इत्यत्र मनः इति तत्र मनः इत्यत्र विसर्गः अस्ति अथवा तस्य प्रातिपदिकं स्वीकुर्मः चेत् मनस् इत्यत्र अन्तिमवर्णः सकारः अस्ति. सकारः विसर्गः भवति. तस्य अनन्तरम् उत्तरपदस्य आदिमवर्णः सकारः. सकारः शर् प्रत्याहारस्य वर्णः. सकारस्य अनन्तरं थकारः अस्ति. थकारः खर् प्रत्याहारस्य वर्णः इति कृत्वा खर् परे शरी वा विसर्गलोपः वक्तव्यः इति वार्तिकेन विसर्गलोपः विकल्पेन भवति. इत्युक्ते एकस्मिन् पक्षे विसर्गः तिष्ठति अन्यस्मिन् पक्षे विसर्गः अपगच्छति इति कृत्वा अत्र विसर्गसहितं रूपम् एकं सिद्ध्यति. इत्युक्ते यद् अस्मिन् पुस्तके लिखितम् अस्ति मनस्थैर्यम् इति यद्रूपं लिखितमस्ति तदेकं रूपम्. अन्यद् रूपमस्ति एकसकारयुक्तं रूपं मनस्थैर्यम्. इतोपि तृतीयं रूपमस्ति मनस्थैर्यं. तत्र द्वित्वं सकारस्य द्वित्वं तादृशं रूपमपि वदतु भगिनि. विसर्जनीयस्य सह इत्यनेन मनः स्थैर्यं तत्र विसर्गस्य सह सकारादेशः भवति विसर्जनीयस्य सह इत्यनेन तदेव सूत्रम् अत्र कार्यं करोति अतः मनः स्थैर्यं मनस्स्थैर्यं तत्र सकारस्य द्वित्वं भवति उत्तमम् एवं त्रीणि रूपाणि साधु भवन्ति अस्मिन् प्रसङ्गे एव अन्यानि कानिचन पदानि तत्र दत्तानि दुःस्थितिः तत्रापि त्रीणि रूपाणि सम्भवन्ति मनस्स्थितिः तत्रापि त्रीणि रूपाणि मनस्थैर्यम् एवमेव वक्षस्थलं तत्रापि त्रीणि रूपाणि साधु भवन्ति एकं विसर्गसहितरूपम् अन्यद् एकसकारयुक्तं रूपं तृतीयमस्ति सकारद्वयं लिखित्वा तद्रूपं लिखामः निःस्पृहः वक्षस्थलं मनस्थैर्यं मनस्थितिः दुःस्थितिः अप्सरस्त्री इत्यादिषु रूपेषु त्रीणि रूपाणि साधु भवन्ति इति विषयः ज्ञानी इन्द्रियाणि संहृत्य मनस्थैर्यम् आप्नोति साधुवाक्यम् अस्तु वयं सर्वे मिलित्वा बहु सम्यक् रीत्या चिन्तनं कृतवन्तः किन्तु एकः एव अभ्यासः समापितः इदानीम् अत्र स्थगयामः सर्वेषां धन्यवादाः धन्यवादः भगिनि.